सर्वेषां सम्भाषणसंस्कृतवर्गं प्रति स्वागतम्। आरम्भे एकं सुभाषितं शृणुमः। वेद्यानामनरस्य रूपमधिकम् प्रच्छन्नगुप्तं धनम् वेद्या भोगकरी यशसुखकरी वेद्या गुरुणां गुरुः वेद्या बन्धुजनो विदेशगमने वेद्या परा देवता वेद्या राजसु पूज्यते न तु धनम् वेद्या विहीना पुषुः। सम्यक् भगिनी, धन्यवादः। अत्र लोट्लकारचिन्तनं प्रवर्तमानमस्ति। गीतासोपानं पुस्तकस्य चतुष्पञ्चाशत्तमे पुटे वयं कांश्चन अभ्यासान् परिशीलितवन्तः। तत्र चतुष्पञ्चाशत्तमे पुटे एव अष्टमः अभ्यासः अस्ति, तस्मात् आरभ्य अद्य वयं किञ्चित् चिन्तनं कुर्मः। तदर्थं पुटम् उद्घाटयन्तु, पुस्तकम् उद्घाट्य। चतुष्पञ्चाशत्तमे अभ्यासाः सन्ति, अष्टमाभ्यासात् आरभ्य कुर्मः। अत्र अधुना भूमा भगिनी, भवती एव आरम्भं करोतु, अत्र सूचनां पठित्वा। आं भगिनि, चेत् भगिनि एकं वदामि वा? वदतु। विद्यानाम नरस्य रूपमधिकम् एतत् शार्दूलविक्रीडित छन्दः। वि हेड् डिस्कस्ड् अबौट् भुजङ्गप्रयात लास्ट् टैम्, सो दिस् इस् अनदर् वन्, इट्स् काल्ड् शार्दूलविक्रीडित, जस्ट् फार् इन्फर्मेशन्। धन्यवादः भगिनि। उदाहरणपदानि दृष्ट्वा रिक्तस्थानानि उचितपदैः पूरयत। भगिनी, अत्र चतुष्पञ्चाशत्तमे पुटे अष्टमः अभ्यासः, अष्टमः अभ्यासात् आरभ्य कुरुक्षेत्रे सैनिकानां मुखात् मुखरितानि पदानि एतानि सन्ति, तत्पूर्वम् उचितं कर्तृपदं योजयत। कस्मिन् प्रसङ्गे वदतु, तत्र कानि कानि? कुरुक्षेत्रे सप्तमी भक्ति एकवचनं, कुरुक्षेत्रः क्षेत्रमेव साधु, क्षेत्रं नपुंसकलिङ्ग, कुरुक्षेत्रं। सैनिकानां षष्टिविभक्ति बहुवचनं, सैनिकः अकारान्त पुल्लिङ्गः, मुखात् पञ्चमी विभक्ति एकवचनं, मुखात् मुखं नपुंसकलिङ्गं, मुखरितानि पदानि विशेषणविशेष्यभावः अस्ति, पदं विशेष्यं मुखरितानि विशेषणं, द्वे अपि प्रथमाविभक्ति बहुवचने स्तः, एतानि सन्ति, एतानि अपि प्रथमाविभक्ति एकवचनं, पदानि एतानि बहुवचनं सन्ति, अस् धातु सन्ति प्रथमपुरुष बहुवचनं, तत्पूर्वं पूर्वं नपुंसकलिङ्गं अत्र इत्युक्ते तत्पूर्वम् अव्ययो न तत्र किं वक्तव्यम् इत्युक्ते समस्तपदमस्ति तत्पूर्वम् इत्युक्ते तत्र समस्तपदमस्ति इत्युक्ते तस्य पूर्वम् इत्यपि भवितुमर्हति तत्र चिन्ता मास्तु उचितम् अव्ययम् उचितम् उचित इति पदं क्तान्तपदं तत्र पूर्वमेव अस्माभिः किञ्चित् चर्चितमासीत् तत्र वच् धातुतः एकः विशिष्टप्रत्ययः कितच् इति प्रत्ययः अस्ति इति उक्तमासीत् उचित इति वच् धातोः रूपमेव किन्तु विशिष्टप्रत्ययः अस्ति इति श्रुतं मया वदतु कर्तृपदं योजयत कर्तृपदमपि समस्तपदमेव कर्तॄणां पदं कर्तृः पदम् कर्तृपदं योजयत लोट्लकार मध्यमपुरुष बहुवचनं बहुवचनम् उत्तमम् अत्र एकमेव पदं किञ्चित् नूतनं पदमस्ति मुखरितानि इति एकं पदमस्ति तत्र पदानि इत्यस्य विशेषणमस्ति इति कृत्वा पदानि मुखरितानि कस्मात् इत्युक्ते सैनिकानां मुखात् मुखरितानि पदानि अत्र मुखरिता इति कृतान्तपदमस्ति तत्र मुखम् इति पदं वयं जानीमः एव तत्र एकः प्रत्ययः अस्ति तेन मुखर इति पदं सिद्ध्यति कथम् इत्युक्ते मधुशब्दात् मधुर इति पदम् आयाति तत्र अहं किञ्चित् दृष्टवती अतः वदामि ऊषा सुषि मधु एतेभ्यः शब्देभ्यः रप्रत्ययः भवति चेत् एतादृशानि पदानि सिद्ध्यन्ति इति मया पठितमासीत् मधु इति शब्दस्य अनन्तरं रकारः आयाति तत्र मधुर इति पदमायाति तथा एव ऊषः इति अस्ति चेत् ऊषर इति पदं पूर्वम् अरविन्दमहोदयेन उक्तमस्ति ऊषर इति पदमस्ति तत्र ऊषर इत्युक्ते तत्र मूर्धन्यषकारः ऊषरः मुखरः मधुरः इत्यादीनि पदानि सन्ति किन्तु अत्र केवलं मुखर इति पदं स्वीकुर्मः चेत् मुखरः इत्युक्ते पुंलिङ्गे मुखरः इत्युक्ते वाचालः इति अर्थः अस्ति चिन्ता मास्तु अत्र मुखरित इति पदं तु क्ताप्रत्ययान्तरूपम् अस्ति मुखरितानि पदानि इत्युक्ते निस्सरितानि पदानि अथवा द वर्ड्स् दट् आर् स्पोकेन् अटर्ड् एतावता कुरुक्षेत्ररणरङ्गे सैनिकानां मुखात् मुखरितानि पदानि एतानि प्रथमं करोतु यथा त्वं त्वं मारय भञ्जयत त्वं भञ्जयस्व समीचीनं अत्र उदाहरणं स्वीकृत्य एकवारं वदतु त्वं मारय इति अत्र मारय इत्यस्मिन् प्रसङ्गे किञ्चित् वदतु मारय मृदातु उत्तमं मृदातु लोट्लकार मध्यमपुरुष मारय उत्तमम् अत्र किं ज्ञातव्यम् इत्युक्ते मृ धातोः रूपमेव मृ प्राणत्यागे इत्यस्मिन् अर्थे सः धातुः अस्ति तस्य साधारणलट् रूपं लट्लकाररूपम् अस्ति म्रियते अस्ति किन्तु अत्र णिजन्तरूपम् अस्ति णिजन्तरूपम् अस्ति चेत् तस्य लट्लकाररूपं किं भवति मारयति मारयति किन्तु अत्र अस्माकम् अभ्यासः तु लोट्लकार अभ्यासः अस्ति इति कृत्वा अत्र प्रथमपुरुषे एकवचनरूपं मारयतु मारयतु मारयतां मारयन्तु उत्तमम् अत्र मध्यमपुरुषे एकवचनरूपं दत्तमस्ति आहत्य किम् अवगन्तव्यम् इत्युक्ते निजन्तरूपम् अस्ति मारय मारय इति निजन्तरूपम् आम् प्रथमं करोतु त्वं भञ्जय मध्यमपुरुष मध्यमपुरुष बहुवचनरूपं भञ्जयत अस्ति. भञ्जयत इत्युक्ते अत्र चुरादिगणीयधातुः भवितुम् अर्हति. तत्र साधारणतया चुरादिगणे सर्वदा णिच् विधीयते इति कृत्वा रूपं दृष्ट्वा किम् अवगन्तुं शक्नुमः इत्युक्ते मध्यमपुरुष बहुवचनमस्ति अपि च भञ्जयत अस्ति इति कृत्वा तत्र अयं धातुः चुरादिगणे अस्ति वा इति तादृशम् ऊहां कर्तुं शक्नुमः. क्षम्यतां भगिनि, अद्य अष्टाध्यायी भञ्ज धातु रुदादिगणे अस्ति इति परस्मै सिद्धि. अहं दर्शयामि चुरादिगणे अस्ति भञ्ज धातु. आलाञ्जिङ्ग् ई धातु अस्ति व्रीडायां व्रीडे चुरादिगणे लोट् लकारे भञ्जयतु भञ्जयतां भञ्जयत भञ्जयतात् भञ्जयतां भञ्जयत भञ्जयानि भञ्जया वा भञ्जयाम द्वितीयं करोतु लुण्टन्तु ते लुण्ठन्तु साधु एव, नो चेत् भवन्तः लुण्ठन्तु भवन्तः लुण्ठन्तु लुण्ठन्तु अर्थं किं भगिनि लुण्ट् दातु वा? अत्र अहं दृष्टवती अतः वदामि. तत्र लुठि इति इदित् धातुः अस्ति इत्युक्ते तत्र लुठिन् इति औपदेशिक अवस्थायां लुठिन् इति धातुः अस्ति. तत्र इदितोनुं धातोः इति सूत्रेण तत्र नुमागमः भवति इति कृत्वा लुण्ठ् इति रूपमायाति. तत्र प्रथमतया नुमागमः भवति चेत् तदनन्तरं तत्र नकारस्य स्थाने अनुस्वारः, तदनन्तरं परसवर्णादेशः, एतत् सर्वं भूत्वा अत्र टवर्गीय अन्तिमव्यञ्जनं किम् इत्युक्ते मूर्धन्यणकारः मूर्धन्यणकारादेशः तत्र परसवर्णसन्धिः भूत्वा लुण्ठतु इति रूपमायाति. तत्र धातुः तु इदित् धातुः अस्ति इति विषयः. अत्र अहं दृष्टवती अतः वदामि, लुण्ठति इत्युक्ते स्थेये प्रतिघाते इति लिखितमस्ति इत्युक्ते काम्बाट् स्टील् आर् राब् प्रतिघाते काम्बाट् स्टील् आर् राब् इति लिखितमस्ति लुण्ठन्तु. धन्यवादः भगिनि. अनन्तरम् अरुणा भगिनी भवती पठतु अग्रिमं वाक्यं. ताडयानि, अहं ताडयानि, अत्र लोट्लकार उत्तम पुरुष एकवचनं ताडयानि किं ताडयति? अत्र धातुः अस्ति तड् धातु. तत्र तड् धातुः आघाते इत्यस्मिन् अर्थे अस्ति. अयं धातुः तु चुरादिगणीयधातुः एव. अत्र लट्लकाररूपं ताडयति किन्तु लोट् रूपं ताडयतु अस्ति. अपि च अत्र उत्तमपुरुष एकवचनरूपं ताडयानि इति लिखितमस्ति. तत्र अयं धातुः चुरादिगणीयधातुः अस्ति इति कृत्वा तत्र एकं बहु दीर्घसूत्रमस्ति. सत्यापपाश वीणा तूल तादृशम् एकं दीर्घं सूत्रमस्ति. तस्य अन्ते चुरादिभ्यो णिच् इति लिखितमस्ति. इत्युक्ते चुरादिगणीयधातुषु सर्वदा अनेन सूत्रेण सत्यापपाशरूपा रूपवीणा तत्र एकं बहु दीर्घसूत्रमस्ति. तस्य सूत्रस्य अन्ते चुरादिभ्यो णिच् इति लिखितमस्ति इति कृत्वा चुरादिगणीयधातुषु सर्वदा अनेन सूत्रेण णिच् विधीयते स्वार्धे अपि. इत्युक्ते साधारणतया अन्येषु गणेषु प्रेरणार्थे एव णिच् विधीयते किन्तु चुरादिगणे स्वार्थे अपि णिच् विहितः भवति इति विषयः. अग्रे पठतु. आर् आल् द धातुस् इन् रुदादिगण गेट् नुमागम? No. Or if we see Numagama, can we say it belongs to Rudadi? अत्र किन्तु रुधादिगणे किञ्चित् भिन्नकार्याणि भवन्ति. अत्र रुधादिगणे अत्र भिन्नकार्याणि भवन्ति भगिनि अत्र रुधादिगणे. And Rud will become Rund, Lut will become Lund, like that, no? They all are in Rudadi. Anana, Atra, Bhujdhatuhu, Bhujdhatuhu, Rudadikaniya dhatuhu, Tadhaeva, Atra Bhaginya, Adhuna Uktamasti, Bhanjidhatuhu, Tatra, Rupamasti, Bhujdhatuhu Rupam, Bhunakti, Bhunkte, इति रूपाणि सन्ति. किन्तु भञ्ज् धातुः अस्ति चेत् तत्र भञ्ज् धातोः रूपं भनक्ति इति लिखितम् अस्ति. तत्र रुदादिगणे प्रथमतया एकं विशिष्टं सूत्रमस्ति, रुदादिभ्यः श्नम् इति. तत्र एकः विकरणप्रत्ययः, भिन्नविकरणप्रत्ययः आयाति. अपि च तत्र श्नान्नलोपः इति एकं विशिष्टं सूत्रमस्ति. किन्तु प्रत्येकस्मिन् गणे तत्र गणविशिष्टकार्याणि भवन्ति. भगिनी भगिनी वन् डौट्, भञ्ज धातु वि सा देट् भञ्जयत, रैट्? सो देट् इस् रुधादिगणे रुधादिगणीय परस्मैपदी धातु अस्ति. इन् देट् भञ्जयत डजन्ट् कम्, भञ्जयत कम्स् इन् भञ्ज धातु टु स्पीक् इति अर्थे. In that, then Bhanjayata comes as Madhyam Purush Bahuvachan. But if we accept it as to destroy, then it is Parasmaipadi, and then the Rupani are totally different. Bhanjayata doesn't come in Parasmaipadi. As per Ashtadhyayi, as per Ashtadhyayi, I am watching there. Uttama. Ichuktatra Madhyam Purush Bahuvachan Rupam Bhankta इति लिखितम् अस्ति. किन्तु अत्र भाषायाम् इत्युक्ते भञ्ज् धातुः डेस्ट्राय् इत्यस्मिन् अर्थे लिखितमस्ति, किन्तु चुरादिगणे यः धातुः अस्ति भाषायाम् इत्यस्मिन् अर्थे उक्तम् अस्ति. किन्तु द्रष्टव्यम् अत्र यथा भगिन्या उक्तम्, अत्र भञ्ज् धातुः रुदादिगणे यः धातुं कुर्मः चेत् लोट् लकारे मध्यमपुरुष बहुवचनरूपं भङ्क्ता अस्ति, न तु भञ्जयत. आस्फोटयाव, वयम् आस्फोटयाव, आस्फोटयाव अर्थं टु ब्रेक् चिन्तयामि. चुरादिगणे आङ्पूर्वक फुट् धातु उत्तम पुरुष बहुवचनरूपम्. नो आवाम, आवाम न द्विवचन आस्फोट याव. क्षम्यतां क्षम्यतां क्षम्यतां, द्विवचन आस्फोट याव. अहम् आवाम, आवाम आस्फोट याव. अत्र स्फुट धातु चुरादिगणे अस्ति अहं मन्ये. आस्फोट याव आङ्पूर्वक स्फुट धातु. उत्तमम्. अत्र आ उपसर्गपूर्वकः स्फुट धातुः अस्ति. तत्र स्फुट अस्ति चेत् तत्र उपधायाम् उकारः अस्ति. इत्युक्ते अयं धातुः उदुपदधातुः, इत्युक्ते उपधायां ह्रस्व उकारः अस्ति इति कृत्वा तत्र उत्तमं पुगन्तलघुपधस्य च इति सूत्रेण स्फुट स्फोट भवति. तदनन्तरं चुरादिगणे अस्ति इति कृत्वा णिच् विधीयते, तेन स्फोटय इति अङ्गं सिद्ध्यति. तदनन्तरं स्फोटयति इति रूपमस्ति. आस्फोटनम् इति ल्युडन्तपदमस्ति, किन्तु अत्र आस्फोटयाव इति उत्तमपुरुषद्विवचनरूपम् अस्ति. अपि च भवन्तः सर्वे श्रुतवन्तः इति भाति. तत्र अहम् एकवारं श्रुतवती, अतः वदामि. सुन्दरकाण्डे एकः श्लोकः अस्ति, आस्फोटयामास चुचुम्बपुच्छम् ननन्दचिक्रीडजगो जगाम स्तम्भानारोह निपपात भूमौ निदर्शयन् स्वां प्रकृतिं कपीनाम्. श्लोकः अस्ति. इत्युक्ते तत्र सुन्दरकाण्डं दृष्ट्वा मण्डोदरीं दृष्ट्वा हनुमान् सीता इति भ्रमिष्यति. उत्तमं. तस्मिन् सन्दर्भे हनुमान् हनुमन्तम् उद्दिश्य वाल्मीकिः वदति तत्र आस्फोटयामास चुचुम्बपुच्छं ननन्दचिक्रीडजगो जगाम. अत्र आस्फोटयामास इति एकं पदम् अहं दृष्टवती अतः वदामि. तत्र आस्फोटयामास इति तत्र लिट्लकारप्रयोगः इति वदामः. साधारणतया वयं लङ्लकारे लङ्लकाररूपम् उपयुज्य वाक्यानि रचयामः, किन्तु अस्मिन् श्लोके लिट् लकारः अस्ति. इत्युक्ते दशसु लकारेषु एकः लकारः एव लिट् लकारः. लिट् लकारः इत्युक्ते परोक्षभूतकालः. इत्युक्ते लिट् लकारे इदं पदमस्ति, आस्फोटयामास इति पदमस्ति. अपि च तस्मिन्नेव श्लोके अन्यानि क्रियापदानि ननन्द चिक्रीड जगाम इत्यादीनि पदानि सन्ति. ननन्द इति पदमपि लिट्लकाररूपं, चिक्रीड इति अपि लिट्लकाररूपं, जगाम इति अपि. अत्र साधारणतया आस्फोटयामास इति पदं लिट्लकारः इति अहं वदन्ती अस्मि. अत्र ननन्द चिक्रीड इत्यादीनि पदानि अपि लिट्लकारे सन्ति. साधारणतया लिट्लकारे द्वित्वकार्यं भवति. इत्युक्ते तत्र ननन्द चिक्रीड जगाम गम् धातोः लिट् लकाररूपं जगाम अस्ति. आहत्य अत्र किं ज्ञातव्यम्? आङ् उपसर्गपूर्वकः स्फुट् धातुः अस्ति, किन्तु प्रत्येकं धातोः बहवः अर्थाः सन्ति. किन्तु अत्र आस्फोटयाव इत्युक्ते किं? भवत्याः अवगमनं किं भगिनी वदतु. आस्फोटयाव इत्युक्ते explosion, causing explosion. Let us cause, let two of us cause explosion. Asphotayava. Uttama. Asphotayava. Agrimam padam. Agrimam padam patitu bhagini. Aruna bhagini bhavati eva patitu. Trayartam. Kutayartam. Lutlakara. मध्यम पुरुष द्विवचनं ततः युवा कुट्टयातं कुट् धातु कठिङ् इति अर्थः आङ्ग्लभाषया. दुरादिगणेश इति अहं मन्ये कुट्यतम्. उत्तमम्. अत्र कुट्टयतम् इति अस्ति. कुट्टयतम् इति कुट्टयतु, कुट्टयतां, कुट्टयन्तु, कुट्टय, कुट्टयतं, कुट्टयत, कुट्टयानि, कुट्टयाव, कुट्टयाम इति रूपाणि सन्ति. तत्र अयं धातुः चुरादिगणीयधातुः. कुट्टयतम् इत्युक्ते तत्र धातोः अर्थः तु छेदनभर्सनयोः इति लिखितमस्ति. इत्युक्ते कटिङ्ग् इत्यस्मिन् अर्थे एव. साधु एव. उत्तमं भगिनि. अनन्तरम् अत्र उषा भगिनी भवती पठतु अग्रिमं वाक्यम्. आं भगिनि. प्रस्फोटयत. प्र उपसर्ग अस्ति. मध्यमपुरुष बहुवचने यूयं. यूयं प्रस्फोटयत. अपि च अत्र धातुः अयं धातुः आस्फोटयाव. तत्र यः धातुः अस्ति स एव धातुः अत्रापि, किन्तु आस्फोटयति इति वदामश्चेत् तत्र आङ् उपसर्गः अस्ति, किन्तु अत्र प्रा उपसर्गपूर्वकः. भिन्न अस्ति न भगिनि? अर्थः किञ्चित् भिन्न अर्थः अस्ति. साधारणतया आङ् इति योजनेन सम्पूर्णतया इति वक्तुं शक्यते. तत्र आस्फोटयति इति वदामश्चेत् आङ् उपसर्गस्य योजनेन तत्र बहवः अर्थाः सन्ति. आङ् इति उपसर्गस्य मर्यादा, सीमा, अथवा आसेतु हिमाचलम् इति वदामश्चेत् तावत्पर्यन्तम् इति अर्थः अस्ति. किन्तु उपसर्गयोजनेन भेदः सिद्ध्यति. वदतु, भेदः अस्ति किञ्चित्. अस्तु भगिनि, अग्रिमं वाक्यं प्रक्षिपतु. उत्तमपुरुषे अस्ति प्रक्षिपतु, प्रक्षिपतां, प्रक्षिपन्तु. अत्र सः प्रक्षिपतु, प्र उपसर्गपूर्वकं, क्षिप् धातु अस्ति. प्रथमपुरुषे अस्ति, प्रथमपुरुषे, क्षम्यतां, प्रथमपुरुषे क्षिप् धातु, क्षिप प्रेरणे इति अस्ति. तुदादिगणे उभयपदि सकर्मकधातु. अत्र क्षिपतु इत्युक्ते तत्र अर्थः कः? लाञ्च् इत्यस्मिन् अर्थे वक्तुं शक्यते वा? त्रोयिङ्ग् अथवा लाञ्चिङ्ग्, तदर्थमेव अत्र क्षिपणिः इति वयं शृणुमः. क्षिपणी इति टु त्रो इत्यस्मिन् अर्थे अस्ति. अपि च प्र उपसर्गपूर्वकः क्षिपतु. प्रयोजनेन अर्थभिन्नः भवति वा भगिनि अत्र क्षिपतु अपि च प्रक्षिपतु? इत्युक्ते अर्थपोषणं करोति इति मया श्रुतं तत्र प्रकृष्टेन इति. प्र उपसर्गस्य अर्थः तु इतोपि तस्य अर्थपोषणं करोति इति. यस् भगिनि, इट् एक्सेन्चुएट्स् द मीनिङ्ग्. Kshipatu is throw, Prakshipatu is throw it very well, like that. Artaha bhinnaha na. भिन्नः नास्ति इत्युक्ते विरुद्धार्थः वा अथवा विपरीतार्थः नास्ति, किन्तु तस्य अर्थपोषणं करोति इत्युक्ते यथा भगिन्या उक्तम् इट् विल् एम्फसैस् एक्सेञ्चुएट् अट्रिब्यूट्स् इतोपि अधिकम् इत्यस्मिन् अर्थे. अग्रिमं वाक्यं भगिनी पठतु. विमर्दयत, विमर्दयत मध्यमपुरुष बहुवचने अस्ति भगिनि. यूयं विमर्दयत, वि उपसर्ग अस्ति तत्र. मृद् धातु अस्ति वा भगिनि? अहं न जानामि तत्र. अत्र मर्दयति, अत्र अहं चिन्तयामि णिजन्तरूपम् अस्ति. मर्दयति, मर्दयति, मर्दयत. मृद् धातु क्रयादिगणे लैक् नीडिङ्ग् नो मृत्तिका. मृद् धातु तः नीडिङ्ग् द मड् टु मेक् द पाट् ओर् हौ वी पौण्ड् अत्र अत्र मृद् धातोः रूपं कथं भवति इति परिशीलनीयम्. अत्र क्रयादिगणे मृद् धातुः, क्रियादिगणे धातुः अस्ति चेत् तत्र रूपं मृद्नाति इति लिखितम् अस्ति. तत्र मृद्नाति किमर्थमित्युक्ते तत्र एक विकरणप्रत्ययः श्ना अस्ति इति कृत्वा, क्रियादिभ्यः श्ना इति अस्ति इति कृत्वा मृद्नाति इति भवति. किन्तु अत्र मर्दयति. अनन्तरम् अत्र अग्रिमं वाक्यम् उषा भगिनी भवती एव पठतु. विदारयाम उत्तमपुरुषे बहुवचने अस्ति अहम् आवां वयं, वयं वि धारयाम. वि अपि अत्र उपसर्ग अस्ति. धारयाम, धारयाम इत्युक्ते स्केटर् अस्ति वा भगिनि? अत्र इदं पदं तु णिजन्तपदमेव, धारयति इति रूपम् अस्ति. तत्र धातुः अस्ति द्रू, तत्र दीर्घरूकारान्तधातुः अस्ति. टु ब्रेक् एपार्ट् अथवा उत्तमम्. अयं धातुः तु द्रुणाति, विदारणे इत्यस्मिन् अर्थे द्रुणाति इति लट्लकाररूपं दत्तमस्ति. क्रयादिगणीयधातुः इति लिखितं. धन्यवादः भगिनी. अनन्तरं सूर्यकुमारी भगिनी, भवती पठतु अग्रिमं वाक्यं. भगिनि, विमुञ्चाव आवां विमुञ्चाव मुञ्चति अत्र मुच् लृ इति धातुः अस्ति. तत्र मुच् धातुः तुदादिगणीयधातुः मोक्षणे इत्यस्मिन् अर्थे अस्ति. तत्र मया पूर्वमेव उक्तमासीत् तत्र मुच् धातोः प्रसङ्गे एकं विशिष्टं सूत्रमस्ति शेमुचादीनाम् इति सूत्रेण. तत्र मुच् लृ इति धातोः प्रसङ्गे तत्र अनुमागमः भवति शेमुचादीनाम् इति सूत्रेण. तेन मुञ्च इति रूपं सिद्ध्यति. साधारणं पदं वयं ज्ञातवन्तः एव, मुक्तः, मुक्तिः इत्यादीनि पदानि मुच् धातोः रूपाणि एव. मुक्तः इति क्तान्तरूपं, मुक्तिः इति क्तिं प्रत्ययान्तरूपं, विमुक्त इति विमुक्तिः, विमुक्तः, विमोचनम् इत्यादीनि पदानि वयं दृष्टवन्तः. मुच् धातोः रूपाणि एव एतानि. अत्र तु क्रियापदं विमुञ्चाव इति लिखितमस्ति. भगिनि, यूजुअली इन् द फलश्रुति आफ् संस्तोत्र वी हियर् दिस् नो बद्धं व्हाट्स् दैट मुच् मुञ्चयति आर् मुच्नाति बन्धं. सो दोस् हु आर् हेव् बीन् अरेस्टेड् विल् गेट् रिलीज्ड् बै रीडिङ्ग् दिस् श्लोक. Like that, even in Vishnu Sahasranama, I don't remember that. Mujjate, but not something, maybe somewhere. Mujjate asti che, ichukte tatra, karmani lat bhavati. Okay, that's what comes. Those who are under prison or arrest, they will get released by reading this shloka. Such a palashruti I have heard, but I don't know the samskruta properly. तदेव इत्युक्ते तत्र मुच् धातोः रूपमेव. तत्र मुक्तिः, मुक्तः, मुच्यते अथवा विमोचनम् इत्युक्ते विमोचनम् इत्युक्ते दूरीकरणम् अथवा विमुक्तिः. अग्रिमं वाक्यं पठतु भगिनि. भगिनि, मारय मध्यमपुरुषे प्रथम एकवचनं, मध्यमपुरुषे एकवचनं, त्वं मारय अत्र मया पूर्वमेव उक्तमासीत् इत्युक्ते अस्मिन्नेव पुटे उपरि एकं वाक्यं लिखितम् अस्ति. तस्मिन् वाक्ये त्वं मारय इति तत्र उदाहरणत्वेन लिखितमस्ति. तत्र चुरादिगणीयधातुः नास्ति, किन्तु अत्र णिजन्तरूपम् अस्ति इति कृत्वा मारयति इति लट्लकाररूपं, लोट् रूपं मारयतु अस्ति. अत्र धातुः मृधातुः अस्ति. मृधातोः रूपं म्रियते इति लट्लकाररूपं, किन्तु अत्र णिजन्तरूपं, णिच् प्रत्ययस्य णिच् प्रत्ययस्य योजनेन मारयतु मारयतु इति लोट् रूपं सिद्ध्यति. मृप्राणत्यागे इत्यस्मिन् अर्थे तुदादिगणीयधातुः. अग्रिमं वाक्यं छिन्धितु रुदादिगणे छिन्धि छिन्धि. अत्र भगिन्या पूर्वं तत्र लता भगिनी पृष्टवती किमित्युक्ते रुदादिगणीयधातवः किञ्चित् रुदादिगणीयधातूनां रूपाणि किञ्चित् भिन्नानि भवन्ति. अत्र अयं धातुः यथा भवत्या उक्तं छिद् धातुः अस्ति. छिद् धातुतः रूपं छिन्धि इति रूपं. तत्र छिद् धातोः अर्थः तु द्वैधीकरणे, द्वैधीकरणे इत्युक्ते कटिङ्ग् इण्टु टु पीसेस् इत्यस्मिन् अर्थे अस्ति. रुदादिगणीयधातुः लट्लकाररूपं छिनत्ति इति रूपम् अस्ति. तत्र रुधादिगणे एकं विशिष्टं सूत्रमस्ति, रुधादिभ्यः श्नम्, रुधादिभ्यः श्नम् इति सूत्रमस्ति. तदनन्तरम् अत्र मध्यमपुरुषे एकवचनरूपं छिन्धि इति लिखितमस्ति. साधारणतया पाहि, देहि, छिन्धि, भिन्धि इत्यादीनि रूपाणि मध्यमपुरुषे एकवचनरूपाणि भवन्ति. कथम् इत्युक्ते तत्र यथा पाहि इत्यस्मिन् शब्दे तत्र हकारः अन्ते श्रूयते, तथा एव अत्रापि सेर्ह्यपिच्च इति सूत्रेण हि आदेशः भवति प्रथमतया, तदनन्तरं सन्धिकार्यं भूत्वा छिन्धि इति रूपं. तत्र औपदेशिक अवस्थायां धातोः रूपं किम् इति द्रष्टव्यं. छिदिर् अस्ति. अत्र इदिर् धातु नास्ति, इत्युक्ते भगिनी अत्र किम् अवगन्तव्यम् इत्युक्ते, यद्यपि लौकिकधातुः छिद् अस्ति, किन्तु अत्र मूलधातोः रूपं छिदिर्, छिदिर् द्वैदीकरणे इति अस्ति. इत्युक्ते एतावता किम् अवगन्तव्यम् इत्युक्ते, अयं धातुः इदित् धातुः नास्ति. अत्र मध्ये नुमागमः तत्र भिन्नकारणेन भवति, अत्र भिन्नकार्याणि भवन्ति रुधादिगणे. ओके, अत्र छिनत्ति, भिनत्ति इत्यादीनि पदानि, भिद् धातोः रूपं भिनत्ति, छिद् धातोः रूपं छिनत्ति. अल्पप्राण वा महाप्राण वा? महाप्राणचकारः, छकारः भवति. अत्र तु रूपं औपदेशिक अवस्थायां छिदिर् इति भवति, छिनत्ति इति रूपं, किन्तु मध्यमपुरुषे एकवचनरूपं छिन्धि एकवचनरूपम् इति अस्ति. अग्रिमं पदम् अपि भवती एव पठतु भगिनि. तदेव इत्युक्ते अत्र अयं धातुः अपि रुधादिगणीयधातुः, अस्य लट्लकाररूपं भिनत्ति इति अस्ति, भिनत्ति अस्ति. अपि च अत्र लौकिकधातुः भिद् अस्ति, उपदेशावस्थायां द्रष्टव्यं भिदिर् अस्ति. भिदिर् किन्तु अहं चिन्तयामि भिद् उपदेश इत्युक्ते अनुबन्धवर्णानां लोपानन्तरं तत्र लौकिकधातुः भिद् भवति. तदनन्तरं घञ् प्रत्ययस्य योजनेन भेदः इति रूपं सिद्ध्यति. भिद् धातोः रूपमेव भेदः, छिद् धातोः रूपमेव छेदः इत्यादीनि पदानि, किन्तु भिद् धातुः छिद् धातुः इत्युक्ते अनुबन्धलोपानन्तरं भिद् भवति, किन्तु उपदेशावस्थायां भिदिर्. एते धातवः रुदादिगणीये धातवः. एकवारं भगिनी अत्र भिद् धातोः लोट्लकाररूपाणि सर्वाणि रूपाणि एकवारं वदतु. लोट्लकार भिदितु लोट् रूपाणि एकवारं वदतु. बिन्दतु, बिन्दताम्. अत्र दृष्ट्वा एव वक्तुं शक्नुमः. I have it, this page, bhagini, in Ashtadhyayi. It is Lotlakara, Parasmai Padam, Binattu, Bintat, Bintam, Bintam, twice they have written the same thing. Okay, Binattu, Bintat, Ekavachana, Bintam, Bindantu, Bahuvachana. Then Bindi, Bindhi. The first one in Bindi, B and Nakara then mahaprana dha dhi bindi, like what we have seen in the book now. And there is also one bindi where bhi nakara and alpa prana di, for that mahaprana dha vattu vattakshara is there. Bindi, so bindi, again bintat, bintam, binta, madhyama purusha, then binadani, binadava, binadama, uttama purusha. Uttama. Kintu atra binadani, binadava, binadama. एतानि रूपाणि किञ्चित् सुलभानि एव, किन्तु पूर्वं तत्र प्रथमपुरुष एकवचनरूपाणि, मध्यमपुरुषरूपाणि, तत्र बहूनि रूपाणि दत्तानि इत्युक्ते तादृशानि रूपाणि विकल्पेन सिद्ध्यन्ति इति मम चिन्तनम्. अत्र प्रथमपुरुषरूपाणि पश्यामश्चेत् भिन्नत्तु, भिन्तात्, भिन्तात् तत्र इत्युक्ते तत्र प्रथमं रूपं पश्यामश्चेत् भिन्नत्तु, तत्र द्वितीयं रूपं तत्र एकः एव तकारः अस्ति, अन्यस्मिन् रूपे तकारद्वयं योजितमस्ति, तथा एव विकल्पेन बहूनि रूपाणि सिद्ध्यन्ति इति भाति. किन्तु प्रक्रियां दृष्ट्वा एव अवगन्तुं शक्नुमः. अपि च भिद् धातुः रुदादिगणीयधातुः, तस्य लट्लकाररूपं भिनक्ति, लोट् रूपं भिनक्तु एकवचनं, किन्तु अस्माकं पदमस्ति भिन्धि. भिन्धि इत्युक्ते तादृशानि पदानि शृणुमः चेत् मध्यमपुरुषे एकवचनं पदम् इति अवगन्तुं शक्नुमः. भिन्धि, छिन्धि, उभयपदी इट् इस् गिवन् भगिनि, इवन् आत्मनेपदि रूपाणि सन्ति. बट् बिन्दि, करेण्ट्लि वि आर् स्टडिङ्ग् बिन्दि, दट् इस् इन् परस्मैपदि ओन्लि. उत्तमम्, उत्तमं भगिनि, उत्तमं. भवती एव पठतु अग्रिमं वाक्यम्. पठामि एकनिमिष. हिन्दी भक्ति ओवर् ओके. डेश् ग्नन्तु, ग्नन्ति, दिस् इस् हन् धातु, ऐ थिङ्क् हन् धातु. ग्नन्तु इस् इट् एकवचन, ऐ एम् नाट् वेरि शोर्. ग्नन्तु अस्ति त्वम् अत्र अत्र किं भवति इत्युक्ते लट्लकाररूपाणि पश्यामश्चेत् हन्ति, हन्ति इति साधारणं पदं वयं शृणुमः एव. हन्ति, हन्ति, हतः, घ्नन्ति, डिफ्रेण्ट् किञ्चित्. तत्र एकं विशिष्टं सूत्रम् अस्ति तत्र, हो हन्ते निन्नेषु, हो हन्ते निन्नेषु इति एकं सूत्रमस्ति. इत्युक्ते तेन सूत्रेण तत्र हकारस्य स्थाने घकारादेशः भवति, कवर्गीयव्यञ्जनम् आयाति. इत्युक्ते अस्मिन् हन् धातोः प्रसङ्गे एव इदं सूत्रम् उक्तमस्ति. अनेन विशिष्टसूत्रेण तत्र हन् धातोः प्रसङ्गे तत्र लट्लकाररूपेषु बहुवचने घ्नन्ति इति रूपं सिद्ध्यति, लोट्लकारे घ्नन्तु इति रूपं सिद्ध्यति. अत्र अधुना हन्तु, हन्तु इति एकवचनरूपं भवति, घ्नन्तु बहुवचनरूपम्. ओके ओके, सो ते, ते घ्नन्तु, प्रथमपुरुष बहुवचन हियर् घ्नन्तु. भगिनि मध्यमपुरुषे जहि अस्ति न भगिनि, किमर्थं जहि इति दत्तमस्ति भगिनि? आं भगिनि, जहि, जहि अस्ति इत्युक्ते तदर्थमपि सूत्राणि सन्ति तत्र. अत्र हन् धातोः प्रसङ्गे खलु अत्र हन्ति, हतः, घ्नन्ति इति रूपाणि. अत्र हन्तु, घ्नन्तु इति भवति. जहि, जहि इति पदस्य प्रसङ्गे यथा मया पूर्वमेव उक्तम् अस्ति, अत्र साधारणतया पाहि, देहि, छिन्धि, भिन्धि, तत्र एकवचने मध्यमपुरुषे एकवचनरूपं तत्र मया बहुवारम् उक्तम् अस्ति. सेर्ह्य पिच्च इति सूत्रेण सेः स्थाने हि आदेशः भवति इति कृत्वा तादृशं रूपं सिद्ध्यति. हि हकारः सेर्ह्यपि च सूत्रेण आयाति, किन्तु अत्र जहि जकारः कथम् आयाति, हन्तेर्जः इति एकं विशिष्टं सूत्रमस्ति, तेन सूत्रेण तत्र जकारः आगतः. एतावत् द्वित्वा अस्ति वा तत्रापि, तत्र गणे द्वित्वा यूजुअलि जा एण्ड् हा कम् टुगेदर्, सो फोर् हन्ति जहि हेस् कम् लैक् जुहोत्यादि हर्ड् नो थर्ड् गण द्वित्वा भवति जा एण्ड् हा. जुहोत्यादिगणे द्वित्वं भवति, किन्तु अत्र हन् धातुः अदादिगणीयधातुः अस्ति, अदादिगणीय अत्र अत्ति अत्ति एकं पदम् अस्ति, अद् धातुः नो विकरणप्रत्यय, नो विकरणप्रत्यय, नो डैरेक्ट्लि जॉइन्स् द धातु. उत्तमं, विकरणप्रत्ययस्य लुक् भवति. अत्र सूत्रम् अदादिगणीयधातोः प्रसङ्गे सूत्रं किमित्युक्ते अदिप्रभृतिभ्यः शपः इति सूत्रेण शपः लुक् भवति. प्रथमतया प्रथमगणः अस्ति भुवादिगणः, भुवादिगणे शप् विकरणप्रत्ययः, कर्तरि शप् इत्यनेन विकरणप्रत्ययः कर्तरि शप् आयाति, किन्तु अन्येषु गणेषु शपं प्रबाध्य भिन्नसूत्रेण शपः स्थाने कुत्रचित् शपः लुक् भवति, कुत्रचित् शपः जुहोत्यादिगणे श्लू भवति, शपः श्लू भवति. श्लू भवति इत्युक्ते द्वित्वकार्यं भवति, किन्तु अत्र अस्मिन् गणे केवलं विकरणप्रत्ययस्य लोपः भवति. वदतु. ओके, देट् इस् नन्तु, देट् इस् ते नन्तु, देन् प्रताडयाम, अत्रापि प्र उपसर्गः तड् दातु, प्रताडयाम इस् उत्तमपुरुष एकं नो बहुवचन, प्रताडयाम उत्तमपुरुष, दट् इस् वयं प्रताडयाम. उत्तमं, प्रताडयामः. अत्र धातुः तड् धातुः, चुरादिगणीयधातुः, ताडयति इति रूपम् अस्ति, किन्तु अत्र प्रताडयाम. सम्यक् भगिनी. अनन्तरं वेदा भगिनी भवती पठतु. धन्यवादः. धन्यवादः. आं भगिनि, वयं प्रताडयम्. ओके, सर्प, सर्प सृप् धातु, सृप् सृप् धातु, सर्परूपमस्ति त्वं सर्प, मध्यमपुरुषे एकवचनं त्वं, त्वं सर्प. सृपधातु, सृपधातुरूपमस्ति सृपतु, नो एकनिमिषं भगिनि, सृपधातु, अहम् एकनिमिषं पश्यामि. परन्तु तस्य अर्थः इति टु गो, इति टु गो, या, सो देन् इट् डजन्ट् म्याच् वित् destroy, killing, destruction and all that, no? No, but it can also say, no, I give instruction to go, to leave. Oh, that way, okay. Yeah. So march forward, march forward in yuddha. Oh, okay, okay. Sarpatu, sarpatam, sarpantu, sarpa, sarpatam, sarpata, sarpani, sarpava, sarpama. Bhuvadi gane parasvepati dhatu. Uttama. उत्तमं भगिनि. सर्प इत्युक्ते ग्लैड् अथवा क्राल् अपि अस्ति भगिनि. ग्लैड् आर् क्राल्, क्राल्, या, कुड् बि, यस्. तदर्थमेव सर्पः इति पदम्. ओके, सर्पः इत्युक्ते स्नेक् इत्यस्मिन् अर्थे. एतावता पश्यन् द सैनिकर्स् क्राल् आन् ग्रौण्ड्, नो, स्टेल्थिली, दे वांट टु स्टेल्थिली मूव् फॉरवर्ड् without drawing attention from the enemy, then sarpa is used perhaps. Uttama. But Ashtadhyayi is only saying as gatau, to go. Yeah. Parantu atra glide, crawl asti. Astu. इत्युक्ते अत्र सान्दर्भिक अर्थः तु ग्लैड् इति अपि स्वीकर्तुं शक्नुमः. अत्र पश्यन्तु, भाषां पश्यामश्चेत् अत्र सर्प इति पदं, त्वं सर्प इत्युक्ते मध्यमपुरुषे एकवचनरूपम् अस्ति, किन्तु तत्र तस्य अन्ते विसर्गस्य योजनेन सर्पः इति नामपदं सिद्ध्यति. इत्युक्ते तत्र विसर्गस्य योजनमस्ति चेत् नामपदं भवति, नो चेत् सर्प इति पदं क्रियापदम्. यथा सृपधातोः रूपम् अस्ति सर्पः इत्युक्ते भुजगः भुजङ्गमः इति वयं जानीमः. किन्तु अत्र किं ज्ञातव्यं सर्प इत्यस्मिन् प्रसङ्गे किं ज्ञातव्यम् इत्युक्ते, एतावत्पर्यन्तं वयं छिन्धि भिन्धि त्राहि पाहि देहि इत्यादिषु स्थलेषु तत्र कीदृशं कार्यं भवति इत्युक्ते, सेर्ह्यपिच इति सूत्रेण हि आदेशः भवति. किन्तु यत्र यत्र अदन्तम् अङ्गम् अस्ति इत्युक्ते केषुचित् गणेषु अदन्तम् अङ्गं सिद्ध्यति इत्युक्ते ह्रस्व अकारान्त अङ्गं सिद्ध्यति चेत् तत्र हि प्रत्ययस्य लोपः भवति. अतो हेः इति सूत्रेण हि प्रत्ययस्य लुक् भवति इति कृत्वा अत्र सर्प इति अङ्गम् अस्ति, अस्मिन् गणे सर्प इति अङ्गं सिद्ध्यति इति कृत्वा तत्र हि प्रत्ययस्य लोपः भूत्वा मध्यमपुरुषे एकवचनरूपं सर्प इत्युक्ते. अत्र वैशिष्ट्यं किम् इत्युक्ते, एतेषु दशसु गणेषु चतुर्षु गणेषु अदन्तमङ्गं सिद्ध्यति, षट्सु गणेषु अनदन्तमङ्गं सिद्ध्यति. यस्मिन् यस्मिन् गणे अदन्तमङ्गम् अस्ति तत्र हि प्रत्ययस्य लोपः भवति इति कृत्वा केवलं सर्प इति रूपं, तत्र हि प्रत्ययस्य लोपः अस्ति. अतो हेः इति एकं सूत्रमस्ति, तेन सूत्रेण तत्र सर्प इति रूपं पठ सर्प अदन्तमङ्गम् अस्ति तत्र हि इत्यस्य लोपः इति. अस्मिन् सन्दर्भे अपि तादृशं कार्यं भवति इति कृत्वा मध्यमपुरुषे एकवचनरूपं सर्प इति भवति. अग्रिमं पठतु. अग्रिम सम्मुखी करवाम, करवाम कृदातु सत् योगः मुखिया, अहं न जानीमि जानामि अत्र किं सम्मुखी करवाम सत् मुखी करवाम. अत्र अहं चिन्तयामि च्वि इति प्रत्ययः अस्ति इति भाति. साधारणतया च्वि प्रत्ययान्तरूपाणि स्पष्टीकरोति शुक्लीकरोति तादृशानि पदानि सन्ति. एकवारं पुनः वदतु मामि, का प्रत्यय? च्वि, च्वि इति प्रत्ययः अस्ति इति भाति. च्वि च्वि प्रत्ययान्तरूपं स्पष्टीकरोति शुक्लीकरोति तथा एव अत्रापि सम्मुखीकरोति इति लिखितमस्ति. सम्मुखीकरणं, सम्मुखीकरणम् इत्युक्ते कन्फ्रण्टिङ्ग् अथवा स्टाण्डिङ्ग् फेस् टु फेस् अगेन्स्ट् ईच् अदर्. लेटस् फेस् ईच् अदर्, उत्तमं. लेटस् फेस् ईच् अदर् इति वयं सम्मुखीकरवाम बहुवचनं, उत्तमपुरुष बहुवचनरूपम् अस्ति वयं, तदेव वयं सम्मुखीकरवाम. अग्रे पठतु वा. अत्र सम्मुखीकरोति इति वदामश्चेत् एकं वाक्यं वक्तुमिच्छामश्चेत् भवती कष्टानि अथवा समस्याः च धैर्येण सम्मुखीकरोतु. अहं कष्टानि धैर्येण सम्मुखीकरोमि अथवा लोट्लकारे वक्तुमिच्छामश्चेत् समस्याः धैर्येण सम्मुखीकरवाणि. कः प्रत्ययः? अव्ययीभावः इति वदामश्चेत् तत्रापि च्विप्रत्ययः अस्ति इति. च्विप्रत्ययस्य प्रसङ्गे किञ्चित् प्रेषयामि भगिनि, अनन्तरं प्रेषयामि. वदतु. प्रहर, त्वं प्रहर, प्रहर हृदातु हरणि अर्थे अस्ति हृदातु, तत् हृदातु मध्यमपुरुष एकवचनं रूपम् अस्ति प्रहर त्वं. प्रहर अत्रापि पठ इव एव, अत्र अयं धातुः भुवादिगणीयधातुः अस्ति चेत् तत्र हृ धातोः रूपमेव हर हर इति भवति. अत्रापि अङ्गमदन्तमस्ति इति कृत्वा तत्र अतोहेः इति सूत्रेण की प्रत्ययस्य लोपः भूत्वा तत्र हर इति रूपं सिद्ध्यति. अतोहेः सूत्रम्, अतोहेः इति सूत्रेण ही प्रत्ययस्य लोपः भवति. तत्र प्रथमतया अत्रापि शेर्ह्यपि च इति सूत्रस्य प्रसक्तिः अस्ति. तदनन्तरं हि प्रत्ययस्य लुक् अनन्तरं पठति. अनन्तरं खण्डयन्तु, खण्डयन्तु खण्ड् दातु प्रथमपुरुष बहुवचनं खण्डयन्तु भवन्तः खण्डयन्तु अर्थे खण्डयन्तु ते खण्डयन्तु भवन्तः खण्डयन्तु चुरादिगणे अस्ति अहं चिन्तयामि. खण्डयन्तु खण्डदातु खण्डदातु अग्रे त्वं दण्डय दण्डय दण्डय खण्ड एवं समानम् अस्ति चिन्तयामि. दण्डदातु दण्डदातु तत्र दण्डदातवः मध्यमपुरुष एकवचनं दण्डय त्वं दण्डय दण्डय उत्तमम् इत्युक्ते अत्र दण्डय इति टु पनिश् इति अथवा दण्डनिपाते इत्यस्मिन् अर्थे दण्डधातुः चुरादिगणीयधातुः अस्ति. तथा एव खण्ड् खण्ड खण्डनम् इत्युक्ते ब्रेकिङ्ग् इन् टु पीसस् ब्रेकिङ्ग् उत्तमम् ब्रेकिङ्ग् इन् टु पीसस् इति अर्थः. एतावत्पर्यन्तं वयं परस्मैपदिधातूनां लोट्लकाररूपाणि वयं दृष्टवन्तः. अग्रिमे पुटे भगिनि एकम् अत्र दत्तानि सर्वाणि पदानि बहु लैक् रूड् अस्ति न भगिनि आल् द उत्तमम् इत्युक्ते अत्र मुखरितानि पदानि इत्युक्ते मुखरः इत्युक्ते वाचालः इत्युक्ते वाचालः वदतु. कुरुक्षेत्रे किल हेडिङ्ग् इत्युक्ते कुरुक्षेत्रे युद्धमानयोधाः वदन्ति वदन्ति एतानि पदानि किल. सो देर् दे हेव् ऐ मीन् लाट् आफ़् वैलेन्स् इस् देर् इन् युद्धक्षेत्रे. आल् दीस् आर् वैलेण्ट् वर्ड्स्. उत्तमं छिन्धि भिन्धि मारय सर्प प्रहर मारय अप्रहर दण्डय उत्तमं घ्नन्तु घ्नन्तु अपि च मर्दय लुण्ठतु इत्युक्ते एतानि असमीचीनानि पदानि इति अवगन्तुं शक्नुमः किञ्चित् उत्तमं भगिनि. अग्रिमं अग्रिमे पुटे शुभदा भगिनि भवती एकवारम् अत्र किं लिखितमस्ति अग्रिमे पुटे पठतु. आं भगिनि अवधेयम् एकवचनं द्विवचनं बहुवचनं दत्तमस्ति. भवान् सह वन्दताम् भवन्तौ तौ वन्देताम् भवन्तः ते वन्दन्ताम् मध्यमपुरुषे त्वं वन्दस्व युवां वन्देथाम् यूयं वन्दध्वम् उत्तमपुरुषे अहं वन्दै आवां वन्दावहै वयं वन्दामहै आत्मनेपदी लोट्लकरे. उत्तमम्. अत्र वन्दधातोः प्रसङ्गे किं ज्ञातव्यम् इत्युक्ते वन्दधातुः इदित् धातुः. अत्र वदेऊ इति इत्युक्ते इतसंज्ञकवर्णः इकारः अस्ति, अनुनासिक इकारः इतसंज्ञकवर्णः अस्ति इति कृत्वा अयं धातुः वदेऊ इति धातुः इदित् धातुः इति वदामः. तत्र इदितोनुं धातोः इति सूत्रेण नुमागमः भवति इति कृत्वा तत्र वन्द् इति लौकिकधातुः सिद्ध्यति. अपि च अत्र रूपाणि पश्यन्तु वन्दस्व वन्दध्वं वन्दै वन्दावहै वन्दामहै इति लिखितमस्ति. लोट्लकारे वन्दै इति ऐकारः श्रूयते तत्र. अपि च वयं जानीमः वन्दे मातरम् इत्यस्मिन् तत्र मातरं वन्दे इति भवति. अत्र मातृशब्दस्य द्वितीयाविभक्ति एकवचनरूपं मातरं तत्र लट्लकाररूपं योजितमस्ति वन्दे इति लट्लकाररूपं, किन्तु अत्र वन्दै इति लोट् रूपम्. अग्रे पठतु. यथोदाहरणं रिक्तस्थानानि पूरयत. उदाहरणे भवान् सह शोभते शोभतां भवन्तौ तौ शोभेते शोभेताम् भवन्तः ते शोभन्ते शोभन्ताम् वदतु शोभ अग्रे पठामि अत्र इत्युक्ते अस्माकम् अवगमनार्थं प्रथमतया लट्लकाररूपं योजितमस्ति तदनन्तरं लोट् रूपम् अस्ति लोट्लकाररूपम् अत्र वक्तव्यम् अत्र धातुः शुभ दीप्तौ टु शैन् इत्यस्मिन् अर्थे शुभ इति धातुः अस्ति यथा भवत्याः नाम शुभदा अस्ति तथा एव अयं धातोः रूपमेव शोभा शोभा इति पदमपि अयं धातोः रूपमेव शुभ दीप्तौ भुवादिगणीयधातुः अत्र पुगन्तलघुपधस्य च इति सूत्रेण गुणकार्यं भूत्वा शोभ इति रूपम् आयाति तत्र किन्तु अयं धातुः आत्मनेपदिधातुः अस्ति इति कृत्वा आत्मनेपदिप्रत्ययं योजयामः तित आत्मनेपदानां तेरे इति सूत्रेण शोभते रूपं सिद्ध्यति अपि च अत्र शोभन्ते इति वदामश्चेत् एकं वाक्यं वदतु भगिनि अत्र शोभन्ते योजयित्वा शोभन्ते एक्चुलि विद्याविनयेन शोभते विषये सो विद्याविनयेन साधु एव उत्तमं विद्याविनयेन शोभते अत्र शुभदा इत्युक्ते वयं किं दृष्टवन्तः शुभं ददाति वा शुभं ददाति उत्तमं शुभं ददाति अपि च दा इति अस्ति चेत् तत्र अन्ते टाप् इति प्रत्ययः अस्ति इति भाति शुभदा इति पदम् अग्रे पठतु रमते रमधातु रमते भवान् सह रमते भवान् सह रमतां भवन्तौ तौ रमेते भवन्तौ तौ रमेतां भवन्तः ते रमन्ते भवन्तः ते रमन्ताम् साधु अत्र रमुक्रीडायाम् इत्यस्मिन् अर्थे अस्ति रमते इति लट्लकाररूपम् अस्ति उत्तमम् अग्रे अग्रे पठतु अयते भवान् सह अयते भवान् सह अयताम् भवन्तौ तौ अयेते भवन्तौ तौ अयतां भवन्तः ते अयन्ते भवन्तः ते अयन्ताम् गतौ इत्यस्मिन् अर्थे एकः धातुः अस्ति भगिनि अयते अयते इति इत्युक्ते तत्र गच्छति इत्यस्मिन् अर्थे अस्ति अत्र अयते लट्लकाररूपायाति अत्र आया दट् वर्ड् दट् धातु उपसर्ग याति मीन्स् गो नो भगिनि अत्र आयाति आयाति इत्यस्मिन् पदे आ उपसर्गपूर्वकः तत्र भिन्नधातुः अस्ति किन्तु अत्र रूपम् अस्ति अयते भगिनि अत्र अयदातु अयते इति अष्टाध्यायी मध्ये अस्ति टु गो इति अर्थः टु गो इत्यस्मिन् अर्थे किञ्चित् वदामि अत्र अयते अयते इति पद प्रसङ्गे तत्र धातुः गतौ इत्यस्मिन् अर्थे अया इति धातुः भुवादिगणे अस्ति अयते इति रूपम् अस्ति अहं चिन्तयामि अयते अयं धातोः रूपमेव अयनं रामस्य अयनं रामायणम् इति वदामश्चेत् रामस्य गमनं रामस्य चरितम् इत्यस्मिन् अर्थे रामायणम् इति पदमस्ति तत्र अस्मिन्नेव पुटे रं धातोः रूपमेव रामः तथा एव अयते इति अत्र किन्तु लताभगिन्या यदुक्तमस्ति तत्र याति इति पदमस्ति याति तत्र भिन्नधातुः आयाति अस्तु भगिनी अवगतम् इदानीं थेङ्क् यु. एतावता याति इति परस्मैपदिरूपम् अस्ति, किन्तु अयते इति आत्मनेपदिरूपम् अस्ति. या प्रापणे, प्रापणे इत्यस्मिन् अर्थे याति, याति यातः यान्ति, अदादिगणीयधातुः अस्ति. एतावता अत्र भेदः कः इत्युक्ते आयाति इति परस्मैपदिरूपम्, आ उपसर्गपूर्वकः या धातुः रूपम् आयाति, याति यातः यान्ति इति भवति. उत्तमम्, अग्रे पठतु भगिनि. स्मयते भवान् सः, स्मयते भवान् सः स्मयताम्, भवन्तौ तौ स्मयेते भवन्तौ तौ स्मयेताम्, भवन्तः ते स्मयन्ते भवन्तः ते स्मयन्ताम्. स्मयधातु अत्र स्मिं इति लिखितमस्ति. स्मिं इत्युक्ते तत्र मूर्धन्यषकारादिधातुः अयं धातुः स्मिं इति अस्ति. एतावत् अत्र किं भवति, मूर्धन्यषकारादिधातुः अस्ति इति कृत्वा धात्वादेः, उत्तमं, धात्वादेः शः इति कार्यं भूत्वा दन्त्यसकारादेशः भवति. तदनन्तरं ञकारः इति संज्ञकवर्णः अस्ति इति कृत्वा अनुदात्तनित आत्मनेपदम् इति सूत्रेण अयं धातोः अन्ते कवर्गीय अन्तिमव्यञ्जनं ञकारः अस्ति इति कृत्वा तत्र आत्मनेपदिरूपं सिध्यति. एतावता अयं धातुः मूर्धन्यषकारादिधातुः. अपि च भगिनि ष्मिङ् इति षकार षकार सकार भवति, अपि च न कथं लोपः भवति भगिनि? हलन्त्यं, हलन्त्यं परं स्मि, हलन्त्यं, हलन्त्यम् इत्यनेन ञकारस्य लोपः भवति. धात्वादेः शः सः इति सूत्रेण मूर्धन्यषकारस्य स्थाने दन्त्यसकारादि आगच्छति. लौकिकधातुम् अनुबन्धलोपानन्तरं लौकिकधातुं स्वीकृत्य स्मि इति भवति. स्मि धातोः रूपमेव स्मयते, किन्तु आङ्ग्लभाषायां स्मैल् अस्ति. इत्युक्ते अत्र स्मयते इत्युक्ते ईषद् हसनम् इत्युक्ते किञ्चित् हसामश्चित् ईषद् हसनम् एव स्मयते. नाट् लाफिङ्ग्. अग्रे पठतु भगिनि. धन्यवादः भगिनी. अनन्तरम् अरविन्द महोदय भवान् पठतु अग्रे. द्योतसे, त्वं द्योतसे द्योतस्व, युवां द्योतथे द्योतेथां, यूयं द्योतद्वे द्योतद्वम्. धातु अहं न जानामि, द्योतनं, द्योतनं शैन् द्युत् शैन् द्युत् इल्यूमिनेट् इत्यस्मिन् अर्थे शैन्. उत्तमम्. अत्र किम् अवगन्तव्यं, त्वं द्योतसे, त्वं द्योतसे इति वदामश्चेत् लट् रूपम्. ओके, त्वं द्योतस्व इति वदामश्चेत् लोट् लकाररूपं, त्वं द्योतस्व. अत्र साधारणं पदमेव वयं दृष्टवन्तः. तथा द्युतिः, द्युतिः इति एकं पदमस्ति. द्युतिः इति पदम् अस्य धातोः रूपमेव इति भाति. अनन्तरं द्योतते इति, द्योतते इति लट् लकाररूपमस्ति, किन्तु अत्र मध्यमपुरुषरूपाणि ज्ञातव्यानि. तदर्थं मध्यमपुरुष त्रिषु वचनेषु रूपाणि दत्तानि, त्वं, युवां, यूयं, द्योतस्व. एतावता लोट्लकाररूपाणि परिशीलयामश्चेत् द्योततां, द्योतेतां, द्योतन्तां, द्योतस्व, द्योतेथां, द्योतध्वं, द्योतै, द्योतै, द्योतामहै, द्योतामहै. उत्तमम्. अग्रे पठतु भगिनी. शोभते अपि द्योतते समानपदमस्ति न भगिनि? अर्थः तु समानः. राजते, राजते आल्सो सेम् शैन् टु शैन्. प्रकाशते, सो मेनि वर्ड्स् भगिनि. दीप्ति इति पदम् अस्मिन् निष्पद्यतम् दीप्तौ. दीप्तिः समानार्थकपदमेव, किन्तु अत्र धातुः अयं धातुः वा न वा इति द्रष्टव्यं. किन्तु द्युतिः, द्युतिः इति पदं द्योतते तत्र धातुतः एव आगतं. किन्तु दीपतात् आगच्छति अहं चिन्तयामि. दीप्तिः सहसे, त्वं सहसे, त्वं सहस्व, युवां सहेथे, युवां सहेथां, यूयं सहत्वे, यूयं सहद्वम्, सहते सहेतां, सहेतां सहन्तां, सहस्व सहेथां सहेद्वं, सहै सहावहै सहामहै. अत्र अहं दृष्टवती अतः वदामि. अत्र दीप्तिः, दीप्तिः इत्यस्मिन् पदे तत्र धातुः भिन्नधातुः अस्ति. अत्र दीप् इति भिन्नधातुः अस्ति. अत्र क्तिन् प्रत्ययान्तरूपं, क्तिन् प्रत्ययान्तरूपम् अस्ति चेत् दीप्तिः इति भवति. तत्र धातुः सः धातुः भिन्नधातुः, किन्तु दीप् धातोः रूपाणि कथं भवन्ति? दीप्तौ. अपि च अत्र सः धातुः परिचितधातुः एव, सहते सहेते सहन्ते, किन्तु अत्र लोट् रूपाणि दत्तानि. एकवारं वदतु महोदय, सः धातोः लोट् रूपाणि. सहतां सहेतां सहन्तां, सहस्व सहेतां सहद्वं, सहै सहावहै सहामहै. सहामहै साधारणं ल्युडन्तपदं वयं जानीमः. सहनं, सहनम् इति ल्युट् प्रत्ययान्तरूपम् अस्ति. सः धातोः रूपमेव सहनं. सहनम् इत्युक्ते क्षमा अथवा तितिक्षा इत्यादीनि पदानि सन्ति. सहनं सर्वदुःखानाम् अप्रतीकारपूर्वकं, चिन्ताविलापरहितं, तितिक्षा नीयते. एकवारं वदतु. विवेकचूडामणि. सहनं सर्वदुःखानाम् अप्रतीकारपूर्वकं, चिन्ताविलापरहितं, सा तितिक्षा निङ्गते. तितिक्षा उत्पत्ति कि, तितिक्षा का इति प्रश्नः अस्ति साधनचतुष्टय विषये. तदनन्तरं शङ्कराचार्य दत्तं, विवेकचूडा महोदय उक्तं, विवेकचूडामणि ग्रन्थे अस्ति. अस्तु, धन्यवादः. सर्वदुःखानाम् अप्रतीकारपूर्वकं, चिन्ताविलापरहितं तु तितिक्षा गुणमस्ति. तितिक्षा गुणमस्ति, ऐश्वर्यगुण, क्षमादमा, तितिक्षा उपरति, समाधानं, शान्ति, समाधानं, धन्यवादः भगिनि. अनन्तरम् अत्र लज्जसे इति अस्ति, वदतु महोदय. त्वं लज्जसे, त्वं लज्जस्व, युवां लज्जेथे, युवां लज्जेथां, यूयं लज्जद्वे, यूयं लज्जद्वम्, लज्जतां लज्जेतां लज्जन्तां, लज्जस्व लज्जेतां लज्जध्वं, लज्जै लज्जावहै लज्जामहै. त्रीणि रूपाणि. उत्तमम्. अत्र तु किं दृष्टवन्तः गते सप्ताहे वयम्? इत्युक्ते तत्र धातुः उपदेशावस्थायाम् ओल् अस् जि इति दत्तमस्ति. इत्युक्ते बहवः इतिसंज्ञकवर्णाः सन्ति तत्र. इतिसंज्ञकलोपानन्तरं तत्र लस्ज् लस्ज् इति लौकिकधातुः सिद्ध्यति. तदनन्तरम् अन्ततो गत्वा तत्र लज्ज् इति रूपं कथं सिद्ध्यति इति वयं गते सप्ताहे एव दृष्टवन्तः. तत् किम् इत्युक्ते तत्र स्तोः श्चुनाश्चुः सूत्रेण श्चुत्वकार्यं भवति. त तदनन्तरं झलां झषि इति सूत्रेण तत्र जकारः आयाति, तेन लस्ज् इति रूपं, लस्ज् इत्यस्मात् लज् इति रूपं भवति. तथा तादृशानि कार्याणि भवन्ति अत्र लज्जसे, लज्जते इत्यस्मिन् सन्दर्भे. तथा एव अग्रिमं पदमस्ति सज्जते इति पदमस्ति, तत्रापि तादृशं कार्यमेव भवति. एतावत् श्चुत्वं भवति, अपि च झलां झष् झषि इति सूत्रस्य कार्यमपि भवति. अग्रे पठतु महोदय. त्वं सज्जसे, त्वं सज्जस्व, युवां सज्जेथे, युवां सज्जेथां, यूयं सज्जद्वे, यूयं सज्जद्वं, सज्जेतां सज्जतां सज्जेतां सज्जन्तां, सज्जस्व सज्जेथां सज्जद्वं, सज्जै सज्जावहै सज्जामहै. उत्तमम्, उत्तमं महोदय. आहत्यत्र सज्जः अथवा सज्जते इत्युक्ते सिद्धः भवतु इति अर्थः. सज्जः इत्युक्ते सन्नद्धः. सज्जता, सज्जता इत्युक्ते तत्र तल् प्रत्ययान्तरूपम् अस्ति. सज्जता इत्युक्ते सिद्धता. आङ्ग्लभाषायां वक्तुमिच्छामश्चेत् रेडिनेस्, रेडिनेस् आर् प्रिपरेशन् इत्यस्मिन् अर्थे सज्जः इति नामपदमस्ति, अपि च क्रियापदं सज्जते इति अस्ति. एतावता लोट् रूपं. धन्यवादः महोदय. प्रिया भगिनी भवती पठतु अग्रिमम्, अग्रिमे कोष्टके किमस्ति. आम् भगिनि, अहं वर्ते, एकनिमिषं भगिनि, अहं वर्ते वर्तै, अहम् आवां वर्तावहे अथवा वर्तावहै, वयं वर्तामहे वर्तामहै. अहं वर्तते वर्तेते वर्तन्ते. लोट्लकारूपम् अहं वर्तै वर्तावहै वर्तामहै. उत्तमम्. अत्र धातुः वृत् धातुः अस्ति. उत्तमं, वृत् धातोः रूपमेव वर्तते इति रूपम् अस्ति. किन्तु उत्तमपुरुषरूपाणि अत्र दत्तानि सन्ति. उत्तमपुरुषे लोट्लकाररूपं लेखनीयं, लट्लकाररूपं पूर्वमेव लिखितमस्ति. अत्र वृत् धातुः अकर्मकधातुः अस्ति, इत्युक्ते तस्मिन् वाक्ये कर्मपदं न सिद्ध्यति. अपि च वृत् इति धातुतः भुगन्तलघुपधस्य च इति सूत्रेण गुणकार्यं भूत्वा वर्त् इति रूपम् आयाति. अग्रिमं पठतु. विद्ये अहं विद्यै, आवां विद्यावहै, वयं विद्यामहै. विद्ये विद् धातु भगिनि, विद्ये अत्र विद् धातुः बहुषु गणेषु अस्ति. किन्तु अत्र अस्मिन् सन्दर्भे केवलं दिवादिगणीय विद् धातोः रूपं दत्तमस्ति. इत्युक्ते दिवादिगणे धातोः प्रसङ्गे तत्र यकारः श्रूयते. दिवादिभ्यः श्यन् इति सूत्रेण तत्र विद्यते इति रूपमस्ति. किन्तु विद् धातुः बहुषु गणेषु अस्ति. अस्तु, अस्तु. किद् धातु, अहं किद्यै, आवां किद्यावहै, वयं किद्यामहै. तदपि दिवादिगणे वा, य यकारः श्रूयते अत्र. दिवादिगणीयधातुः धातु. अस्तु, किद् धातु. अनन्तरं स्विद् धातु, अहं स्विद्यै, आवां स्विद्धावहै, वयं स्विद्धामहै. स्विद्यामहै, क्षम्यतां, स्विद्या, अहं स्विद्यै, आवां स्विद्यावहै, वयं स्विद्यामहै. उत्तमम्. अयं धातुः अपि दिवादिगणीयधातु, दिवादिगणीयधातु. स्विद्यते इति भवति. अत्र पूर्वस्मिन् प्रसङ्गे खिद् धातोः प्रसङ्गे खिद्यते, खिद्येते, खिद्यन्ते इति रूपाणि भवन्ति. तत्र खेदः, खेदः इत्युक्ते दुःखम् अनुभवति, दुःखम् अनुभवति इत्यस्मिन् अर्थे. खिद् धातुतः एव घञ् प्रत्ययस्य योजनेन खेदः इति रूपमस्ति. भिद् धातोः रूपमेव भेदः. तथा एव अत्र स्विद् धातोः अन्यन्तरूपं स्वेदः. स्वेदः अस्तु. स्वेदः इत्युक्ते स्वेट्. स्वेट् इत्युक्ते खेदः, भेदः, स्वेदः, एतानि पदानि घञ्यन्तरूपाणि. किन्तु अत्र स्विद्यते, स्विद्यते इति पदमस्ति. अग्रिमे पुटे किञ्चित् पठतु भगिनि. अग्रिमे पुटे किम् अस्ति? वेदः अपि सेम् वा भगिनि? विद् धातु धातोः वेदः. वेदः उत्तमं, घञ्यन्तरूपम्. किन्तु विद् धातोः रूपाणि वेद इति रूपमपि अस्ति. इत्युक्ते तत्र विद् धातुः भिन्नगणेषु अस्ति. मुख्यतया तत्र अदादिगणीयविद् धातुः एकः अस्ति, तस्य रूपाणि किञ्चित् विशिष्टानि भवन्ति. वेत्ति इति रूपम् अस्ति. विद् धातुः रूपमेव वेत्ति. अग्रे पठतु. अग्रे असमानार्थकपदं पृथक् कुरुत. समानार्थक असमानार्थकपदं पृथक् कुरुत. प्रथमं सहस्व, तितिक्षस्व, क्षमस्व. अत्र क्षमस्व इति पृथक् लिखितमस्ति. सहस्व इति सहते इति मध्यमपुरुष लोटकार एकवचनं. तितिक्षस्व तदपि सहते एव अर्थं वा? क्षमस्व एव पृथक् लिखितमस्ति अत्र. अत्र किं ज्ञातव्यम् इत्युक्ते अत्र पृथक् कुरुत, अत्र केवलं वर्णमेलनमेव अस्ति. किन्तु तत्र सन्धिकार्यं नास्ति, केवलं पृथक् योगः कुरुत, केवलं वर्णमेलनम् अस्ति. असमानार्थकपदम् इत्युक्ते न तुल्यम्, अतुल्यम् इत्युक्ते समानार्थकपदं पदानि कानिचन पदानि सन्ति, केवलम् एकमेव पदम् असमानार्थकपदम् अस्ति, तत् पदं पृथक् करोतु विषयः. अपि च अत्र मध्यमपुरुषे एकवचनरूपाणि सहस्व, क्षमस्व, तितिक्षस्व इति रूपाणि दत्तानि. अत्र भिन्नं पदं क्षमस्व. सह धातोः रूपमेव सहस्व. सहस्व तत्र तथैव अहमपि न जानामि. एकवारं वदामि भगिनि, तस्मिन् प्रसङ्गे एकं वदामि. तिज् तिज् अत्र किं भवति इत्युक्ते अत्र तितिक्षस्व इति मध्यमपुरुषे एकवचनरूपम् अस्ति. किन्तु अत्र धातोः प्रसङ्गे किञ्चित् ज्ञातव्यमस्ति. अत्र अयं धातुः भुवादिगणे अस्ति. कथं भवति इत्युक्ते अत्र केवलं अस्य धातोः प्रसङ्गे एकं विशिष्टं सूत्रमस्ति, गुप् तिज् किद्भ्यः सन् इति एकं सूत्रमस्ति. गुप् तिज् किद्भ्यः सन् इति एकं सूत्रमस्ति. इत्युक्ते तत्र तिज् धातोः प्रसङ्गे, गुप् धातोः प्रसङ्गे, कित् धातोः प्रसङ्गे इदं सूत्रं कार्यं करोति. तत्र रूपं किं भवति इत्युक्ते तितिक्षते इति रूपं भवति. कथं भवति इत्युक्ते तिज् धातुतः सन् इति एकः प्रत्ययः अस्ति. सन् प्रत्ययस्य योजनेन तितिक्षते इति रूपं भवति. साधारणतया सन् प्रत्ययस्य योजनेन द्वित्वं भवति, द्वित्वकार्यं भवति. अत्र अनेन सूत्रेण गुप्तिज् किद्भ्यः सन् इत्युक्ते गुप् धातोः अन्ते, तिज् धातोः अन्ते, कित् धातोः अन्ते सन् इति प्रत्ययं योजयामः इति तत् सूत्रं वदति. तत्र कित् धातोः अन्ते सन् प्रत्ययस्य योजनेन तत्र चिकित्सते इति रूपं, चिकित्सति इति रूपं सिद्ध्यति. इत्युक्ते गुप् धातुतः जुगुप्सते. अत्र तितिक्षते इति तत्र एकं विशिष्टं कार्यं भवति. भुवादिगणे एव एतत् कार्यं भवति गुप्तिज्किद्भ्यः सन् सूत्रेण. इत्युक्ते एतावता धातुः तिज् अस्ति, तिज् धातोः अन्ते सन् इति एकः प्रत्ययः अस्ति, तेन द्वित्वकार्यं, द्वित्वकार्यं भूत्वा तितिक्षते इति रूपं सिद्ध्यति. किन्तु अत्र विशिष्टविषयः कः इत्युक्ते अयं धातुः चुरादिगणे अपि अस्ति किन्तु भुवादिगणे अस्ति इति भुवादिगणे एव सन् प्रत्ययस्य योजनं भवति, चुरादिगणे सन् प्रत्ययस्य योजनं न भवति. चुरादिगणे णिच् विधीयते किन्तु भुवादिगणे सन् प्रत्ययस्य योजनं कृत्वा तस्य रूपं साधयामः. किन्तु भुवादिगणे साधारणतया सन् प्रत्ययः इच्छार्थे भवति, इच्छार्थे सन् इति वदामः. किन्तु अत्र इच्छार्थः नास्ति, केवलं तितिक्षते इत्युक्ते सः सहनं प्रदर्शयति. यथा पूर्वमेव उक्तं तितिक्षा इति एकः गुणः इत्युक्ते तादृश गुण साधनार्थम् इत्युक्ते तितिक्षते इति रूपं सिद्ध्यति. एतावता धातुः तिज् धातुः. तिज् धातुः अस्तु भगिनि. इत्युक्ते वयं व्याकरणवर्गे गते सप्ताहे एव वयं पठितवन्तः इदं सूत्रं गुप्तिज् किद्भ्यः सन्. इत्युक्ते एतावता अनेन सूत्रेण अन्ते सन् प्रत्ययं योजयित्वा तितिक्षते, जुगुप्सते, चिकित्सति इत्यादीनि रूपाणि साधयामः. अग्रे पठतु. द्वितीयं वदतु, ब्रूतां, भाषतां, मोदताम्. अत्र मोदताम् इति पृथक् असमानार्थकपदम्. मोदताम् अन्य सर्वाणि वदतु इति भाषणं समानमर्थमेव, टु स्पीक् एव वदतु, ब्रूतां, भाषतां. मोदतां टु बि हेपि टु पृथक् भवति, पृथक् भवति. उत्तमम्. अत्र वद् वद् धातुः व्यक्तायां वाचि अस्ति, अपि च ब्रू धातुः उभयपदी धातुः अस्ति. सः धातुः अपि व्यक्तायां वाचि, ब्रूते, ब्रुवाते, ब्रूवते इति रूपाणि भवन्ति. ब्रू धातुः उभयपदी धातुः. ब्रूते, ब्रूते इति एकं रूपम् अस्ति, ब्रवीति रूपमपि अस्ति. अनन्तरं भाषते इति आत्मनेपदिरूपम् अस्ति, तदपि व्यक्तायां वाचि इत्यस्मिन् अर्थे. किन्तु मुद् धातोः रूपमेव मोदते. मोदते मुद् धातु. उत्तमम्. अग्रे पठतु. भुङ्क्ष्व, भजस्व, खाद, भक्ष. अत्र भुङ्क्ष्व, भजस्व इति असमानार्थकपदम्. अन्य सर्वाणि खादम् मीन्स् टु ईट् एव अर्थं भवति. भुङ्क्ष्व, खाद, भक्षय. भजस्व इति भजति, भज् धातु भजति, अर्थं भिन्नं भवति अत्र. उत्तमम्. अत्र भुङ्क्ष्व इति पदम् अस्ति, पश्यन्तु. भुङ्क्ष्व इति अस्ति चेत् तत्र धातुः आत्मनेपदी धातुः अस्ति. भुङ्क्ते भुज् धातुः रूपमेव, भुङ्क्ते इति लट्लकाररूपम् अस्ति. किन्तु अत्र भुङ्क्ष्व, भुङ्क्ष्व इति आत्मनेपदी लोट्लकाररूपमस्ति. मध्यमपुरुषे एकवचनं वा भुङ्क्ष्व. उत्तमम्. अपि च खाद, खाद इति परस्मैपदी धातुः अस्ति इति कृत्वा तत्र मध्यमपुरुषे एकवचनरूपं खाद. अपि भक्षयति इति प्रसङ्गे चुरादिगणीयधातुः अस्ति इति कृत्वा तत्र स्वार्थे एव णिच् विधीयते. भक्षयति इति चुरादिगणीयधातुः, तस्य रूपमेव भक्षय. लोट्लकार मध्यम एकवचनं भक्षय. उत्तमम्. अत्र भजस्व इति एकमेव रूपं भिन्नरूपम् अस्ति. आं भगिनि, भजस्व. भज् धातोः. अग्रे पठतु. लभस्व, आप्नुहि, विन्द, निन्द. अत्र लभस, आप्नुहि, निन्द इति पृथक् वा? लभस्व इति लभते, लब् धातु. आप्नुहि आप्नोति परस्मैपदी. लभ लभते इति आत्मनेपदी. विन्दते तदपि अर्थं समानं, लभते इति अर्थम्. आम् विन्द एव निन्दति इति कण्टम् एव अर्थम् अत्र. अत्र अत्र किं ज्ञातव्यम् इत्युक्ते पूर्वस्मिन् पुटे वयं विद् धातोः प्रसङ्गे वयं दृष्टवन्तः विद् धातुः एकं विद् धातुः दिवादिगणे अस्ति चेत् विद्यते भवति विद् धातोः अन्यत् रूपम् अस्ति विन्दति विन्दति इत्युक्ते प्राप्नोति प्राप्नोति तत्रापि अत्र विद् धातुः शेम् उचादीनाम् इति सूत्रेण विद् धातोः रूपं विन्दति इति भवति विद् धातुः अर्थः तु विद् लाभे लाभे इत्यस्मिन् अर्थे तत्र विद् लाभे इत्युक्ते तुदादिगणे अस्ति तुदादिगणीयधातुः अस्ति इति कृत्वा अत्र विशिष्टसूत्रेण शेम् उचादीनाम् इति सूत्रेण नुमागमः मध्ये नुमागमः भूत्वा भगिनी वदतु महोदय इदिद्धातु कृत्वा विद् विदं विधिं इदिद्धातु मितचवन्त्यात् परं तत् कारणेन एव विन्द् आयाति तदेव निन्दति निन्दवित् अत्र एकवारं विद् लाभे विद् लाभे इति तुदादिगणीयधातुं परिशीलयामश्चेत् तत्र धातुः विदौ अस्ति अत्र इदित् नास्ति इदित् नास्ति केवलं विदौ इति लिखितम् अस्ति विदौ तत्र अनुबन्धलोपानन्तरं केवलं विद् भवति किन्तु अत्र विशिष्टकार्यं तुदादिगणे अस्मिन् अस्य धातोः प्रसङ्गे केवलं शेम् उचादीनाम् इति सूत्रेण तत्र अष्टधातवः सन्ति मुचादिगणीय मुचादिगणः इति एकः अन्तर्गणः तस्मिन् गणे अष्टधातवः सन्ति अनेन सूत्रेण क्षेमुचादीनाम् इति सूत्रेण विन्दति नुमागमः भूत्वा विन्दति रूपं सिध्यति अत्र विन्दति इत्युक्ते प्राप्नोति लभते इत्युक्ते प्राप्नोति विन्दते अपि प्राप्नोति प्राप्नोति इत्यस्मिन् पदे प्रा उपसर्गपूर्वकः आप्लुरुधातुः अस्ति आप्धातुः अस्ति अपि च अत्र पश्यन्तु आप्नुहि इति लिखितम् अस्ति साधारणतया केषुचित् गणेषु अनदन्तम् अङ्गम् अस्ति अनदन्तम् अङ्गम् अस्ति चेत् तत्र सेर्ह्यपि च इति सूत्रेण हि आदेशः भवति तदर्थमेव अत्र आप्नुहि इति रूपं पुरुषे एकवचनम् आप्नुहि आप्नुहि इति रूपं सिद्ध्यति किन्तु विन्द विन्द इत्यस्मिन् पदे प्रथमतया सेर्ह्यपि च इत्यस्य प्रसक्तिः अस्ति किन्तु तत्र अदन्तमङ्गम् अस्ति इति कृत्वा अतोहेः प्रसक्तिः भूत्वा तत्र हि प्रत्ययस्य लोपः भवति अपि च निन्द इति पदस्य प्रसङ्गे निन्दधातुः किन्तु यथा महोदयेन उक्तमस्ति निन्दधातोः प्रसङ्गे मूलस्थित्याम् अयं धातुः निधिम् अस्ति केवलम् इत्युक्ते अत्र विद् धातोः प्रसङ्गे तत्र इदित् संज्ञा नास्ति किन्तु अत्र अन्तिमं पदं निन्दा अस्ति निन्दा इत्यस्मिन् धातुः णोपदेशधातुः णकारः मूर्धन्यणकारादिधातुः अस्ति ब्लेम् इत्यस्मिन् कुत्सायां कुत्सायां निधिम् इति तत्र इदित् धातुः अस्ति इति कृत्वा निन्द् इदितोनुं धातोः इति सूत्रेण नुमागमः भवति एतावत् निधिम् इति धातुः णोपदेशधातुः अपि च इदितोनुं धातोः सूत्रेण नुमागमः भवति इति विषयः उत्तमं गीताञ्जलि भगिनी भवती अग्रिमानि वाक्यानि पठित्वा समापयतु किञ्चित् आम् महोदय जानीहि विद्धि निबोध जहि निबोध विद्धि जानीहि से सर्वे अवगतम् अवगमनार्थक शब्दानि, किन्तु जहि तु हिंसार्थक अस्ति, यत् पृथक् अस्ति. उत्तमम् उत्तमम्. अत्र प्रत्येकं पदस्य विषये चिन्तनं कुर्मः चेत् जानीहि अत्रापि अनदन्तम् अङ्गम् अस्ति इति कृत्वा हि आदेशः भवति. अपि च अत्र जानाति जानाति इति वयं जानीमः ज्ञा अवबोधने ज्ञाधातोः रूपमेव. तत्र जानाति जानाति ज्ञाधातुः उभयपदी धातुः. जानाति इति एकं रूपम् अस्ति, जानीते एकं रूपम् अस्ति. अपि च अत्र विद्धि विद्धि अत्रापि विद् धातोः रूपमेव. अहं पूर्वमेव उक्तवती विद् धातुः बहुषु गणेषु अस्ति. दिवादिगणे अस्ति चेत् विद्यते भवति, तुदादिगणे अस्ति चेत् विन्दति भवति. किन्तु अत्र विद्धि इत्यस्मिन् अदादिगणे अस्ति, विद् ज्ञाने तत्र भिन्न अर्थः अस्ति. विद् ज्ञाने इत्यस्मिन् अर्थे अदादिगणे धातुः विद्धि इति रूपम् अस्ति. अपि च निबोध निबोध इत्युक्ते नि उपसर्गपूर्वकः. बुद्धधातुः बुद्धधातुः अपि दिवादिगणे अस्ति, भुवादिगणे अपि अस्ति. बुद्धधातोः रूपं बोध इति भवति. तत्र उपधायां ह्रस्व उकारः अस्ति इति कृत्वा, हलन्तधातुः किन्तु उपधायां ह्रस्व उकारः अस्ति इति कृत्वा, पुगन्तलघुपदस्य चैत्यनेन बुद्ध बोध भवति. बुद्ध अवगमने इत्यस्मिन् अर्थे निबोध निबोध इति मध्यमपुरुषे एकवचनरूपमस्ति. एतावता पूर्वम् उषा भगिनी पृष्टवती जहि इति रूपम् अस्ति. जहि इति हन् धातोः रूपम्. हन् धातुतः तत्र हन्तेर्जह हन् धातुः तत्र प्रथमतया तत्र सेर्ह्यपि चेत् सूत्रेण जहि इति रूपं तत्र हि आदेशः भवति. तदनन्तरं ज हकारस्य स्थाने जकारः आयाति. हन्तु हतां घ्नन्तु. जहि हतं हत हनानि हनाव हनाम. एतावत् जहि इति रूपं हन् धातोः रूपम्. अग्रे वदतु. इच्छानि काङ्क्षानि कामयै वीक्षै. इच्छानि काङ्क्षानि कामयै ते सर्वे किञ्चित् अपेक्षा कुर्वन्ति ते सर्वे शब्दानि. वीक्षै तु ईक्ष धातु न भगिनी, उपसर्ग वि आयाति इत्युक्ते अवलोकनं न भगिनी. अवलोकनम् उत्तमम्. अत्र तु प्रथमं पदमस्ति इच्छानि, तत्र धातुः इष् धातुः. किन्तु तत्र एकं सूत्रमस्ति इषु गमि यमां छः इति सूत्रेण तत्र छकारादेशः भूत्वा इच्छति इच्छानि इत्यादीनि रूपाणि सिद्ध्यन्ति. तत्र सूत्रम् इषु गमि यमां छः इत्युक्ते इषु धातोः प्रसङ्गे, गम् धातोः प्रसङ्गे, यम् धातोः प्रसङ्गे इदं सूत्रं कार्यं करोति. कृत्वा छकारादेशः, मकारस्य स्थाने छकारादेशः गम् धातोः प्रसङ्गे. तत्र इष् धातोः प्रसङ्गे मकार कुत्र अस्ति भगिनि? गम् धातोः प्रसङ्गे गच्छतु. इष् धातोः प्रसङ्गे षकारस्य स्थाने छकारादेशः. गम् मूर्धन्यषकार इषु धातु अस्ति. इषु षकारस्य स्थाने चकारः आदेशः भवति. अपि च गम् धातुः मकारस्य स्थाने आगच्छति वा भगिनि? छकारादेशः. तथा एव यम् धातोः, यम् धातोः प्रसङ्गे अपि यच्छति इति रूपं सिद्ध्यति. इत्युक्ते इषु गमि यमां छः एतेन सूत्रेण त्रिषु धातुषु कार्यं भवति. इत्युक्ते छकारादेशः. उत्तमं. छकारादेशः भवति. तत्र एकं सन्धिकार्यमपि भवति, तुगागमः भवति. छेच इत्यनेन तत्र तुगागमः अपि भवति इति विषयः इष् धातोः प्रसङ्गे. वदतु भगिनी, यथा इच्छानि इति इषु गम गमाम अर्थ दर्शयति इत्युक्ते इषु एकपदं गम् एकं धातु अस्ति. यथा हिन्दीभाषायां साफ् कर्णा इत्युक्ते साफ् इत्युक्ते किमपि धातु सम्पूर्ण तु नास्ति, लेकिन् कृ धातु आयाति. अत्र एव समान किञ्चित् भवति भगिनि, इष् गमन् गमां. अत्र किमर्थम् उक्तवती इत्युक्ते केवलम् इदं सूत्रम् इषु गमि यमां छः, इषु गमि यमां, तत्र षष्ट्यन्तं रूपम् अस्ति, षष्टि बहुवचनरूपम्. इषु धातोः प्रसङ्गे, गम् धातोः प्रसङ्गे, यम् धातोः प्रसङ्गे एव इदं सूत्रं कार्यं करोति. कार्यं किम् इत्युक्ते तत्र गम् मकारस्य स्थाने चकारादेशः, यम् मकारस्य स्थाने चकारादेशः, इष् धातोः प्रसङ्गे अपि षकारस्य स्थाने चकारादेशः भवति इति सूत्रं वदति. किन्तु सूत्रे गमि इति किमर्थमस्ति इति इतोपि चिन्तनं कुर्मः चेत् तत्र एकं वार्तिकमस्ति, इक्सिपौ धातुनिर्देशे अत्र गमि इति किमर्थं सूत्रे किमर्थं गमि इति लिखितमस्ति इत्युक्ते तदर्थम् एकं विशिष्टं वार्तिकमस्ति. इक्स्तिपौ धातुनिर्देशे इति एकमस्ति इत्युक्ते साधारणतया सूत्रेषु तादृशरीत्या धातुनिर्देशं कुर्वन्ति. इत्युक्ते इक् प्रत्ययं योजयित्वा अथवा स्तिप् इति एकः प्रत्ययः अस्ति, इक् प्रत्ययः अथवा स्तिप् एकः प्रत्ययः अस्ति. एतौ द्वौ प्रत्ययौ योजयित्वा तत्र सूत्राणि लिखितानि. किमर्थम् इक् प्रत्ययस्य योजनं भवति धातुनिर्देशप्रसङ्गे, स्तिप् प्रत्ययस्य योजनं किमर्थं भवति, तत्र केचन नियमाः सन्ति. किन्तु अत्र सूत्रे गमि इति किमर्थम् अस्ति इत्युक्ते तदर्थं वार्तिकम् इक् स्तिपौ धातुनिर्देशे इति लिखितम् अस्ति. किन्तु एतत् सूत्रं केवलम् एतेषां त्रयाणां धातूनां प्रसङ्गे एव कार्यं करोति इति विषयः. भगिनी, यदि प्रश्नः अस्ति चेत् कृपया ईमेल् मध्ये प्रेषयतु, उत्तरं दातुं प्रयत्नं करोमि. अनन्तरम् अत्र काङ्क्षानि इति पदमस्ति. अत्र अहं चिन्तयामि काङ्क्षाणि इति भवति इति मम चिन्तनम्. तत्र मूर्धन्यषकारः अस्ति इति कृत्वा तत्र णत्वं भवति वा इति चिन्तनीयम्. उत्तमपुरुष एकवचनरूपं काङ्क्षाणि भवति वा इति द्रष्टव्यम्. अत्र धातुः अस्ति काक्षि इति धातुः, अयं धातुः अपि इदित् धातुः. इदित् धातुः अस्ति इति कृत्वा इदितोनुं धातोः इत्यनेन नुमागमः भवति. अपि च कामयै तृतीयं पदमस्ति, कामयै अत्र क्रियापदं लट्लकाररूपं कामयते इति अस्ति. तत्र कामयते धातु कमु धातुः अस्ति, कमुधातु. कमुधातोः प्रसङ्गे अपि एकं विशिष्टं सूत्रमस्ति भुवादिगणे एव. तत् अहं कमुकान्तौ कामयते इत्युक्ते तत्र कमेर्णिङ्ग् इति एकं सूत्रमस्ति. तत्र णिङ् इति एकः प्रत्ययः अस्ति. णिङ् इति प्रत्ययस् योजनेन अनुबन्धलोपानन्तरं ण्यकारः अपि च मूर्धन्यणकारः तत्र अस्ति. तयोः द्वयोः वर्णयोः लोपानन्तरं तत्र इ एव अवशिष्यते. तदनन्तरम् अत्र अत उपधायाः इति सूत्रेण कामी भवति. एतत् सर्वं कार्यं भवति इत्युक्ते अयं धातुः अपि भुवादिगणीयधातुः अस्ति. अपि च वीक्षै इति पदमपि अस्ति, तत्र वि उपसर्गपूर्वकः ईक्ष धातुः अस्ति. अग्रिमं वाक्यम् वन्दतां नमतु रमतां प्रणमतु. तत्र तु वन्दतां नमतु अपि प्रणमतु ते सर्वे समानार्थकपदानि ते सर्वे नमन्ति इति निर्दिशति रमतां तु भिन्न अस्ति रं धातु आयाति रं अर्थ भिन्न अस्ति इत्युक्ते टु एन्जाय् न भगिनि उत्तमम् एतावत् अत्र वधिं धातुः वयं जानीमः वधिं धातु इत्युक्ते इदिति धातुः तेन तत्र वन्दते इति रूपम् अभिवादनस्तुत्योः अभिवादनस्तुत्योः इत्यस्मिन् अर्थे वन्दते इति वयं जानीमः अपि च नमतु अत्र नमतु इत्यस्मिन् धातुः नोपदेशधातुः नोनः उत्तमं नोनः इति सूत्रमस्ति इत्युक्ते मूर्धन्यणकारस्य स्थाने दन्त्यनकारः आयाति अयं धातुः मूर्धन्यणकारादिधातुः तत्र धातुः नाम अस्ति अपि च सः धातुः एव अग्रिमे पदे अपि अस्ति प्रणमतु प्रावुपसर्गपूर्वकः नमतु तत्र प्रणामः इति वयं जानीमः घञन्तरूपं प्रणामः रमताम् इति रमुक्रीडायाम् इत्युक्ते एन्जाय् इत्यस्मिन् अर्थे अस्ति इति कृत्वा इदं पदमेव भिन्नं पदम् उत्तमम् उषा भगिनी भवती करोतु आं भगिनि क्रीड लस् लस रमस्व सहस्व क्रीड लस् रमस्व एकमेव अर्थम् अस्ति सहस्व भिन्न भिन्नम् अस्ति क्रीड इत्युक्ते क्रीडु क्रीडु विहारे टु प्ले भुवादिगणे परस्मैपदि अकर्मक धातुः क्रीड मध्यमपुरुष एकवचने लस् लस श्लेषणक्रीडनयोः भुवादिगणे परस्मैपदि अकर्मकधातुः रमस्व रं धातुः अपि च सहस्व सह धातुः उत्तमम् एतावता क्रीडधातुः अपि अकर्मकः लसधातुः अपि अकर्मकः रं धातुः अपि अकर्मकः उत्तमं लस तु संस्कृतं लस तु भारतम् इति वयं दृष्टवन्तः अनन्तरं सह धातोः रूपमेव सहस्व सहते अग्रिमं वाक्यं वीक्षै लोकै पश्यानि रक्षानि अवेक्षै उत्तमपुरुषे अस्ति सर्वाणि पदानि वीक्षै लोकै पश्यानि अवेक्षै सर्वाणि पदानि एकमेव अर्थं ददाति रक्षानि भिन्नम् अस्ति वीक्षै लोकै इति लोक्लु दर्शने भुवादिगणे आत्मनेपदी सकर्मकधातुः अस्ति पश्यानि दृश् धातुः दृशिर् प्रक्षणे टु सि भुवादिगणे अस्ति अपि च रक्षा अवेक्षे ईक्ष् धातु एव आ उपसर्गपूर्वकम् अव भगिनि अस्तु क्षम्यतां भगिनि अव उपसर्गपूर्वकम् ईक्ष् धातुः रक्षानि रक्ष् धातुः रक्ष पालने टु प्रोटेक्ट् भुवादिगणे धातुः परस्मैपदि सकर्मकः अत्र भवन्तः किं चिन्तयन्ति अत्र रक्षाणि भवति वा नो चेत् केवलं रक्षाणि क अपि च क्ष क्ष अस्ति भगिनि ककारशकाराभ्यां परे नकार अस्ति नकार आदेशः भवति परन्तु अत्र आकार अपि अस्ति अच् प्रत्याहारे क अपि अस्ति क्ष अपि अस्ति अट्कुप्वाङ् इति सूत्रमपि कार्यं करोति परन्तु नी एव दत्तम् अस्ति तत्र अहं चिन्तयामि अट्कुप्वाङ्नुं व्यवायेपि सूत्रेण अत्र मूर्धन्यणकारः आयाति इति मम चिन्तनं रक्षाणि रक्षाणि इति भवति इति मम चिन्तनम् एतावता वि उपसर्गपूर्वकः ईक्ष् धातुः अव उपसर्गपूर्वकः ईक्ष् धातुः अत्र अत्र साधारणतया किम् अवगन्तव्यम् इत्युक्ते धातूपसर्गयोः संहिता नित्या इति एकं वाक्यम् अस्ति इत्युक्ते यत्र धातु उपसर्गयोः योजनं भवति तत्र सन्धिः नित्यः तत्र एकः श्लोकः अस्ति संहितैकपदे नित्या नित्या धातूपसर्गयोः नित्या समासे वाक्ये तु सा विवक्षाम् अपेक्षते इति एकः श्लोकः अस्ति. इत्युक्ते एतावता धातु उपसर्गयोः संहिता नित्या, सन्धिः नित्यः. तदर्थमेव अत्र अवेक्षै इत्यस्मिन् तत्र अवयोगः ईक्ष, तत्र गुणसन्धिः भूत्वा अवेक्षते, अवयोगः ईक्ष अवेक्ष इति भवति, तत्र गुणसन्धिः भवति इति विषयः. तदनन्तरम् अत्र दृश् धातोः रूपमेव पश्यानि रूपम्. अन्तिमं वाक्यं मुञ्चतु जहातु हन्तु त्यजतु. मुञ्चतु जहातु हन्तु इति भिन्नम् अस्ति भगिनि. हन्तु मुञ्चतु मुच् धातु अस्ति वा भगिनि? उत्तमम्. अत्र मुच् लु मोक्षणे मुच् धातुः अस्ति. अत्रापि मुच् धातोः प्रसङ्गे एव अहं पूर्वम् उक्तवती, शेमुचादीनाम् इति सूत्रेण नुमागमः भूत्वा मुञ्चति भवति. तत्र निमित्तं किम् इत्युक्ते शा प्रत्यये परे इति, शा प्रत्ययः इत्युक्ते शा इति विकरणप्रत्यये परे तत्र नुमागमः भवति इति कृत्वा मुञ्चति इति रूपम् अस्ति. अपि च अत्र इतोपि किमस्ति, जहातु हा धातुः अस्ति. वदतु. जहातु हा धातुः अस्ति भगिनि, जुहात्यादिगणे एव अस्ति भगिनि. उत्तमम्. जहाति हन्तु हन् हन हिंसा हिंसागत्य अदादिगणे परस्मैपदी सकर्मकधातुः अस्ति हन्तु. त्यजतु त्यज् धातुः अस्ति, भुवादिगणे परस्मैपदी सकर्मकधातुः अस्ति भगिनि. उत्तमम्. एतावत् अत्र हा धातुः, अत्र ओहाक् त्यागे इति एकः धातुः अस्ति, हा धातोः रूपमेव जहाति जहातु इत्यादीनि रूपाणि भवन्ति. वयं जानीमः जुहोत्यादिगणे जुहोति बिभेति जहाति ददाति इत्यादीनि पदानि जुहोत्यादिगणे सन्ति. तत्र द्वित्वं भवति, जुहोत्यादिभ्यः श्लुः इति सूत्रेण द्वित्वं भवति. अपि च हन् धातोः प्रसङ्गे किम् अवगन्तव्यं, बहुवचनं घ्नन्ति घ्नन्तु इत्यादीनि रूपाणि भवन्ति. तत्र हो हन्ते नृन्येषु एकं सूत्रमस्ति. अपि च हन् धातोः प्रसङ्गे जहि इति एकं रूपं, मध्यमपुरुषे एकवचनरूपं जहि भवति. तत्र विशिष्टसूत्रेण हन्तेर्जह इति सूत्रेण जहि इति रूपम् आदेशः भवति. अहम् एकं श्रुतवती, कथम् इत्युक्ते रूपं देहि जयं देहि धनं देहि यशं देहि द्विषो जहि. इत्युक्ते रूपं देहि जयं देहि धनं देहि यशः देहि, किन्तु द्वेषः जहि. जहि इत्युक्ते त्यजतु, त्यजतु इति अर्थः जहि इत्युक्ते. अपि च गीतायाम् एकः श्लोकः अस्ति, जहि शत्रुं महाबाहो कामरूपं दुरासदम्. प्रजहाति अपि प्रजहाति यदा काम सर्वान् पार्थ मनोगतः. उत्तमम् उत्तमं. प्रजहाति प्रजहाति इत्युक्ते जहाति इत्युक्ते त्यजतु इत्यस्मिन् अर्थे. अत्र सर्वाणि वाक्यानि त्यजतु जहातु मुञ्चतु एतानि समानार्थकपदानि, किन्तु हन्तु इति भिन्नं पदमस्ति अत्र. अपि च यः श्लोकः उक्तः तृतीयाध्याये त्रिचत्वारिंशत्तमः श्लोकः अस्ति, जहि शत्रुं महाबाहो कामरूपं दुरासदम्. इत्युक्ते महाबाहो कामरूपं दुरासदं शत्रुं जहि. शत्रुं सः शत्रुः कः इत्युक्ते कामरूपं शत्रुं जहि. कामः एव शत्रुः, तं शत्रुं जहि इति तत्र गीतायां लिखितमस्ति. उत्तमं. वयं समीचीनतया लोट्लकाररूपाणां चिन्तनं कृतवन्तः. बहुकालातीतः अभवत्. सर्वेषां धन्यवादः. धन्यवादः भगिनि. धन्यवादः भगिनि. धन्यवादः भगिनि.